सर्वेषां सम्भाषणसंस्कृतवर्गं प्रति स्वागतम्. अहम् एकं श्लोकं प्रेषितवती, तत्र अटाच्मेण्ट् रूपेण एकः श्लोकः मया प्रेषितः. अधुना आरम्भे श्लोकं पठित्वा किञ्चित् तस्मिन् विषये चिन्तनं कृत्वा अग्रे सरेम. अत्र भूमा भगिनी, भवती करपत्रात् एकवारं श्लोकं पठतु. मम पार्श्वे नास्ति भगिनी. नास्ति भगिनी. कस्य पार्श्वे? अरुणा भगिनी, भवत्याः पार्श्वे अस्ति? आं भगिनी, अस्ति. इदेव एक एव खगे, तदेव भगिनी, एक एव खगे खगो मानिवने वसति तातकः, पिपासितो म्रियते वा याचते वा पुरन्दरम्. अधुना अरुणा, चिन्ता मास्तु भगिनी, अरुणा भगिनी भवत्या यदवगतं तद्वदतु. एक एव खगः मानिवने वसति, चातकः खगः नाम इति अहं मन्ये, पिपासितः म्रियते वा याचते वा पुरन्दरम्. अत्र अत्र अन्वयं कथं कर्तुम् पिपासते म्रियते वा जायते वा पुरन्दरम्. अहं कांश्चन प्रश्नान् पृच्छामि, किञ्चित् उत्तरं वदति चेत् अस्माकं कृते इतोपि अवगमनं भवति. अत्र पुनः एकवारं श्लोकं वदामि. एक एव खगो मानी वने वसति चातकः, पिपासितः म्रियते वा याचते वा पुरन्दरम्. अत्र अन्वयं वदामश्चेत् वने एकः एव खगः मानी वसति, वने एकः एव खगः मानी वसति, पिपासितः म्रियते वा पुरन्दरं याचते इति अन्वयं लेखितुं शक्नुमः. अत्र एक एव, अरुणा भगिनी भवती वदतु कृपया, अत्र एक एव, अत्र एकः सन्धिः अस्ति, वदतु. एकः एव खगः इति पुंलिङ्गशब्दः, तदेव एकः अपि विशेषणं सन्धि एतान् पररूप. न न, भवती उक्तवती एव, एकः एव इति उक्तवती. विसर्गलोपः भवति, विसर्ग अनन्तरं एन् अस्ति. उत्तमम्. तावदेव. इत्युक्ते इतोपि किञ्चित् वदामि, अत्र एकः एव इति एकः योगः एव इति पदद्वयम् अस्ति, तत्र विसर्गसन्धिः अस्ति. इत्युक्ते अत्र पञ्चमं भाट्टसूत्रं मया पूर्वमपि उक्तमस्ति, पञ्चभाट्टसूत्राणि सन्ति, भट्टमहोदयेन विरचितानि सूत्राणि इति कृत्वा भाट्टसूत्राणि इति वदामः. यथा दशरथस्य पुत्रः दाशरथिः, दाशरथि, तथा एव भाट्टसूत्राणि इत्युक्ते भट्टमहोदयेन विरचितानि सूत्राणि. तत्र पञ्चमं भाट्टसूत्रं कार्यं करोति. तत्र अतः परस्य विसर्जनीयस्य आचिलोपः इति सूत्रं. तत्र अतः परस्य, अतः परस्य इत्युक्ते ह्रस्वकारान्तपरतः, आचि प्रत्याहारस्थवर्णः अस्ति चेत् विसर्गस्य लोपः भवति इति विषयः. अत्र आच् प्रत्याहारः इत्युक्ते अच् इत्युक्ते सर्वे स्वराः, आच् इत्युक्ते अकारं, ह्रस्व अकारं त्यक्त्वा ह्रस्व अकारं विहाय सर्वे अन्ये स्वराः परवर्णः, तेषु स्वरवर्णेषु अन्यतमः वर्णः अत्र अस्ति चेत्, परवर्णः अस्ति चेत् तत्र अतः परस्य विसर्जनीयस्य आचिलोपः इति सूत्रेण तत्र विसर्गस्य लोपः भवति इति विषयः. अरुणा भगिनी, भवती एव वदतु, अत्र मानी इति एकं पदम् अस्ति, कीदृशं पदम्? मानी इति प्रथम एकवचनं. लिङ्गं किं? लिङ्गं मानिन् इति प्रातिपदिकं, मानी इति पुंलिङ्गशब्दम्. प्रथम एकवचनविभक्तिरूपं वाणी. उत्तमम्. इत्युक्ते अत्र वयं साधारणं पदमेव वयं जानीमः एव, मानः इति अपमानः सम्मानः एतानि पदानि घञ्यन्तरूपाणि, घञ्प्रत्ययान्तरूपाणि. तत्र मानः इति घञ्प्रत्ययान्तरूपम् अस्ति. यस्य मानः अस्ति सः मानी, यस्य यस्मिन् मानः अस्ति सः मानी, तत्र इणि प्रत्ययान्तरूपम् इति वदामः. इणि प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. स्त्रीलिङ्गे किं भवति रूपं, भगिनी वदतु. मानिनी. उत्तमं. मानिनी इति भवति. मानिनी. तत्र नकारान्तप्रातिपदिकमस्ति, मानिन् इति प्रातिपदिकमस्ति, किन्तु पुंलिङ्गे मानी इति भवति. तत्र एतत् पदं कृदन्तपदम् इति वदामः. कृदन्तपदम् इत्युक्ते धातुतः विहितः भवति, धातुतः विहितः भवति कृत् प्रत्ययः. तत्र मानः इति घञ् प्रत्ययान्तरूपं, किन्तु इनि प्रत्ययः अस्ति. मानी इति अहं चिन्तयामि तद्धितान्तं, तद्धितप्रत्ययः इनि प्रत्ययः इत्युक्ते. अनन्तरम् अत्र मानः इत्युक्ते भवत्याः अवगमनं किं वदतु. मानः मानः अभिमानम्. उत्तमम्. इत्युक्ते अत्र सेल्फ् रेस्पेक्ट् अथवा सेल्फ् प्राइड् अथवा सेल्फ् एस्टीम्, सेल्फ् रेस्पेक्ट् इति वदामः मानः. तत्र श्लोकः किं वदति, वने एकः खगः. खगः इत्युक्ते पक्षी. पक्षीशब्दस्य पक्षीशब्दस्य रूपाणि वदतु. तत्र पक्षी कीदृशं पदम्? नकारान्तपदं. रूपाणि वदतु, प्रथमाविभक्तिरूपाणि. पक्षिणी, पक्षिण्यौ, पक्षिण्यः. शुभदा भगिनी, चिन्ता मास्तु, चिन्ता मास्तु. अत्र शुभदा भगिनी वदतु पक्षीशब्दस्य रूपाणि. पक्षिन्, पक्षिणौ, पक्षिणः. पक्षिणी इति प्रातिपदिकमस्ति, प्रातिपदिकमस्ति, किन्तु प्रथमाविभक्ति एकवचनं किं भवति. पक्षी. तत्र ईकारः श्रूयते प्रथमाविभक्ति एकं, गुणीशब्दवत्. पक्षी, पक्षिणौ, पक्षिणः इत्यादि रूपाणि सन्ति. तत्र वने एकः पक्षी वसति. सः कः? सः चातकः. तस्य नाम चातकः. सः पक्षी मानी, अपि च सः पिपासितः. अत्र पिपासितः इति पदं कीदृशं पदम् इत्युक्ते वदतु. सन्नन्तप्रत्ययः. यस्य पिपासा अस्ति सः. सः. उत्तमम्. उत्तमम्. इत्युक्ते अत्र अरुणभगिन्या किमुक्तमस्ति, पिपासा इति एकं पदमस्ति. पिपासा इति पदं सन्नन्तपदं तत्र. किन्तु अत्र इतोपि एकः प्रत्ययः अस्ति, इतच्च. पातुमिच्छति इति अस्ति वा भगिनि? उत्तमं. पातुमिच्छति. तत्र बहूनि रूपाणि सन्ति. कथम्? एकवारं वदामि. अत्र पा धातुतः, पा इति धातुं वयं जानीमः, पा धातोः लट्लकाररूपं किम्? उषा भगिनी वदतु. पिबति. पिबति. पा धातुतः सन् प्रत्ययस्य योजनेन सन्नन्तधातोः निर्माणं भवति. सुबन्तपदमपि, इत्युक्ते तिङन्तपदमपि निर्मातुं शक्नुमः, कृदन्तपदमपि निर्मातुं शक्नुमः. तत्र पिपासा इति दीर्घ आकारान्तस्त्रीलिङ्गपदं निर्माणं भवति. पातुम् इच्छा, पिपासा. पातुम् इच्छति इति वदामश्चेत् पिपासति इति भवति. तत्र क्रियापदमपि, इत्युक्ते सन्नन्तधातुतः क्रियापदनिर्माणम् अपि भवति. अपि च आप्रत्ययस्य योजनेन पिपासा इति रूपं स्त्रीलिङ्गरूपम् आयाति. अपि च पिपासुः इति रूपमपि अस्ति. गुरुः शब्दवत्, बुभुक्षुः तथा एव पिपासुः इति ऊकारान्तपदमपि सिद्ध्यति. किन्तु अत्र अस्मिन् श्लोके इतोपि अन्यत् कार्यमस्ति. तत् किम् इत्युक्ते तत्र एकः प्रत्ययः अस्ति, इतच् इति एकः प्रत्ययः अस्ति. गते सप्ताहे वयं अहं चिन्तितवती बहुव्रीहिसमासः अस्ति इति मया चिन्तितं, किन्तु इतोपि अहं समीचीनतया दृष्टवती, तेन मया किम् अवगतम् इत्युक्ते तत्र इतच् नाम्ना एकः प्रत्ययः अस्ति. सः तेन प्रत्ययेन कानिचन पदानि तत्र सिध्यन्ति, शुद्धितः, विचारितः, दुःखितः इत्यादीनि पदानि यस्य तत् यस्य सञ्जाता इत्युक्ते क्षुधा यस्य सञ्जाता सः क्षुधितः, पिपासा यस्य सञ्जाता सः पिपासितः. तदर्थम् एकं सूत्रमपि अस्ति इतच् प्रत्ययस्य कृते. आहत्य अस्माकं विषयः कः इत्युक्ते सः चातकः मानी, सः पिपासितः इत्युक्ते सः पातुमिच्छति. सः पिपासितः भवति चेत् जलार्थं जलं पातुं जलार्थं केवलं पुरन्दरं याचते. सः चातकपक्षी मानी इति कृत्वा सः सर्वदा पुरन्दरं याचते जलार्थं, नो चेत् म्रियते. इत्युक्ते अत्र पुरन्दरः इति पदमस्ति. भूमा भगिनी वदतु, पुरन्दरः इत्युक्ते कः? इन्द्रः. इन्द्रः. तत्र तत्पदं कथमागतम् इति अहं दृष्टवती. इत्युक्ते तत्र पुरः अरीणां धारयति, पुरः शत्रूणां धारयति इति तत्र तादृशरीत्या तस्य तत्पदं निष्पन्नं भवति. पुरः इत्युक्ते तत्पदं कीदृशं पदं? पुरः इत्युक्ते एकं सकारान्तपदमस्ति, पुरः सकारान्तपदं. तत्र खरवसानयोर्विसर्जनीयः इति एकं सूत्रमस्ति, तेन सूत्रेण सकारस्य स्थाने तत्र विसर्गादेशः भूत्वा पुरः इति पदम् आयाति. पुरः इत्युक्ते पुरतः अथवा आरम्भे इति अर्थः. सः किं करोति? अरीणां धारयति. अरि इत्युक्ते शत्रुः, शत्रूणां धारयति. धारयति इत्युक्ते छिन्नं भिन्नं करोति. सः एव पुरन्दरः. पुरं धारयति, पुरः अरीणां धारयति इति पुरन्दरः. पुरन्दरः इत्युक्ते इन्द्रः. इत्युक्ते सः चातकः किं करोति? सः पुरन्दरं जलार्थं याचते, नो चेत् सः म्रियते. यदि वयं जलं दद्मः चेत् न पिबति. सः प्राणत्यागमपि करोति. जलम् इत्युक्ते आकाशात् वृष्टिः भवति चेदेव सः चातकः जलं पातुमिच्छति, नो चेत् प्राणत्यागं करोति. सः मानी, खगः. उत्तमम्. इत्युक्ते यदि वयं जलं दातुं, वदतु, द्वे प्रश्ने सन्ति. सः प्रथमं सूत्रं किम्? एकः एव अत्र सूत्रं, संख्या किं भगिनि? एकः अत्र एकः एव. तत्र तस्मिन् विषये इतोपि वक्तव्यं, भाट्टसूत्राणि अष्टाध्याय्यां न द्रष्टुं शक्नुमः. इत्युक्ते तानि सूत्राणि अष्टाध्याय्याः अन्तर्गतसूत्राणि न सन्ति, केवलं भट्टमहोदयेन लिखितानि सूत्राणि. किन्तु केवलं पञ्चसूत्राणि जानीमश्चेत् सुलभतया वयं विसर्गसन्धेः ज्ञानं प्राप्तुं शक्नुमः. तदर्थमेव अहम् इत्युक्ते सरलरीत्या अवगन्तुं, विसर्गसन्धिः बहु जटिलः विषयः. तस्मिन् प्रसङ्गे अष्टाध्याय्यां बहूनि सूत्राणि सन्ति, किन्तु भट्टसूत्राणि पठामश्चेत् वयं सुलभतया विसर्गसन्धेः ज्ञानं यदावश्यकं तत् प्राप्तुं शक्नुमः. तत् सूत्रम् अतः परस्य विसर्जनीयस्य आचिलोपः इति पञ्चमं सूत्रमस्ति. यदि भवन्तः विसर्गसन्धेः प्रसङ्गे इतोपि ज्ञातुम् इच्छन्ति चेत् कक्षायाः अनन्तरं तत् करपत्रं प्रेषयामि. अग्रे सरेम. अत्र याचते अर्थं किं भगिनि? दातु किं याचते? अत्र याचनायाम् इतोपि वदामि, अत्र तस्मात् पुरत पार्श्वे आगच्छामि. अत्र इतोपि किं ज्ञातव्यम् इत्युक्ते आकाशात् वृष्टिः भवति चेदेव सः जलं पातुमिच्छति, किन्तु अन्येषां सकाशात् जलं स्वीकर्तुं न इच्छति सः चातकपक्षः। वदतु शुभदा भगिनी, वदतु। सः खगः चातकः इति कविकल्पना वा काल्पनिकः वा इति चिन्तयामि। कोऽपि वदतु, वदतु महोदय, वदतु। चातकः एक जाति पक्षिजातिः, सा पक्षी केवलं साहित्ये एव वर्तते। तस्य I'll tell in English because it can't drink water by lowering its neck into the pond or water plus. It can only open upward and then like that. So it has to wait for raindrops for water. because the beaks are bent. So when it puts inside the water and lifts it up, the water doesn't stay there. The upper beak and the lower beak are bent. Like if we are drinking water, if we don't close our lip, the water will fall through our teeth, no? Like that. In Jataka Tales, which is one of the stories in the Jataka Tales. धन्यवादः महोदय। अस्तु, अधुना अस्माकं भगिनी कहो कः कगो विभक्ति का अस्ति भगिनी तत्र? एक एव कगो खगः, तत्रापि विसर्गसन्धिः अस्ति। एकः एव खगः, तत्र खगो इति, तत्र खगो इत्यस्मिन् अपि विसर्गसन्धिः भवति, तत्र चतुर्थं भाटसूत्रं कार्यं करोति। अतः परस्य विसर्जनीयस्य अतिहसि च ऊर्ध्वम् इति एकं सूत्रमस्ति, तेन आरम्भे उकारः आयाति, तदनन्तरं अकार उकारयोः मेलनेन गुणसन्धिः भूत्वा तत्र ओकारः आयाति, तदर्थमेव खगो एक एव। तत्र प्रथमतया पञ्चमं भाट्टसूत्रं कार्यं कृत्वा विसर्गलोपः भवति। खगो इत्यत्र अकार उकारयोः मेलनेन गुणसन्धिः भूत्वा तत्र चतुर्थं भाट्टसूत्रं कार्यं करोति, तेन तत्र ओकारः आयाति, खगो मानि, एकः खगः मानि इति तत्र विषयः। अपि च अत्र पदद्वयमस्ति, स्थूलाक्षरैः लिखितं पदद्वयमस्ति, याचते म्रियते इति पदद्वयमस्ति। अत्र टु याच् इति एकः धातुः अस्ति, अहं दृष्टवती। याचनायाम् इत्युक्ते टु बेग् इत्यस्मिन् अर्थे भुवादिगणे धातुः अस्ति, सः धातुः अत्र उभयपदी धातुः, किन्तु अत्र श्लोके आत्मनेपदीरूपं दत्तमस्ति। अपि च तत्र सकर्मकधातुः अस्ति इति कृत्वा अस्मिन् श्लोके पुरन्दरं याचते इति पदमस्ति, पुरन्दरम् इति कर्मपदमस्ति अत्र। अत्र प्रथमाविभक्त्यन्तरूपं पुरन्दरः, धातुः सकर्मकधातुः अस्ति इति कृत्वा पुरन्दरं याचते इति एकं क्रियापदम्। अन्यत् क्रियापदम् अस्ति म्रियते। अत्र उषा भगिनी भवती वदतु म्रियते प्रसङ्गे। मृ धातु अस्ति भगिनी, इतोपि म्रियते मरणं, कोऽपि वदतु अत्र। अरुणा भगिनी वदतु इतोपि वक्तुमिच्छति चेत्। किं भगिनि? अहं न श्रुतवती। म्रियते इति क्रियापदस्य प्रसङ्गे भवती यद् जानाति तद् वदतु। अहं वदामि किञ्चित् प्रथमपुरुष दर्शन भगिनी वदतु। उत्तमम्। प्रथमपुरुष एकवचनरूपं म्रियते, एकवचन आत्मनेपदी उत्तमम्. इतोपि किञ्चित् श्रूयते खलु? श्रूयते खलु? श्रूयते. शुभदा भगिनी वदतु. शुभदा भगिनी वदतु. म्रियते प्रथमपुरुष एकवचन आत्मनेपदि धातु अकर्मकः म्रियते इति प्राणत्यागः करोति इति सन्दर्भः. उत्तमं. म्रियते इत्युक्ते तत्र प्राणत्यागे मृतः भवति. अत्र प्राणत्यागे इत्यस्मिन् अर्थे एकः धातुः अस्ति मृञ्. अत्र औपदेशिक अवस्थायां मृञ् इति वदामः. तत्र कवर्गीय अन्तिमव्यञ्जनं तस्य धातोः अन्ते श्रूयते. तत्र ण्यकारः इति संज्ञकवर्णः. ण्यकारः इति संज्ञकवर्णः अस्ति चेत् अनुदात्तनित आत्मनेपदम् इति सूत्रेण सः धातुः आत्मनेपदि धातुः एव भवति. मृञ् धातुः इत्युक्ते ण्यकारः इति संज्ञकवर्णः इति कृत्वा तत्र आत्मनेपदि धातुः. अपि च भगिनी उक्तवती अकर्मकधातुः इत्युक्ते कर्मपदं न स्वीकरोति. अत्र अकर्मकधातूनां प्रसङ्गे अहं गतसप्ताहे किञ्चित् श्रुतवती, अतः वदामि. अत्र संस्कृतभाषायां केचन धातवः सन्ति, ते अकर्मकाः, अकर्मकधातवः. तेषां स्मरणार्थम् अथवा तेषाम् अवगमनार्थम् एकः श्लोकः अस्ति. श्लोकः कः इत्युक्ते तत्र अकर्मकधातूनां सङ्ग्रहः इत्युक्ते सङ्ग्रहरूपेण अस्मिन् श्लोके किञ्चित् दीयते. तत् किमित्युक्ते लज्जा सत्ता स्थितिजागरणं वृद्धिक्षयभय जीवितमरणं शयनक्रीडा रुचिदीप्त्यर्थं धातुगणं तम् अकर्मकमाहुः. पुनः वदामि, लज्जा सत्ता स्थितिजागरणं वृद्धिक्षयभय जीवितमरणं शयनक्रीडा रुचिदीप्त्यर्थं धातुगणं तम् अकर्मकमाहुः. आहुः इत्युक्ते वदन्ति, वैयाकरणाः वदन्ति. किं वदन्ति? एतेषु अर्थेषु ये ये धातवः सन्ति ते सर्वे अकर्मकाः. पूर्वकाले पुस्तकानि न सन्ति इति कृत्वा केवलं ते तत्र व्याकरणज्ञानं सर्वं श्लोकरूपेण उक्तमस्ति. अत्र श्लोके लज्जा इति पदमस्ति, इत्युक्ते तस्मिन् अर्थे सत्ता, सत्ता इत्युक्ते अस्ति, विद्यते इत्यादयः, स्थिति, अपि च जागरणं, वृद्धि, वर्धते, वृद्धिधातुः, क्षय, भय, बिभेति, अपि च जीवति, म्रियते, शेते, क्रीडति, रोचते इत्यादयः धातु. न केवलम् एते धातवः, एतेषाम् अर्थे अन्ये ये ये धातवः सन्ति ते सर्वे अकर्मकाः इति विषयः. इत्युक्ते यदि वयं एतं श्लोकं स्मरामश्चेत् सुलभतया वयं अकर्मकधातूनां अभिज्ञानं साधयितुं शक्नुमः इति विषयः. अत्र श्लोके अकर्मकधातूनां सङ्ग्रहः उच्यते इति एकः विषयः. अपि च अत्र सकर्मक, अकर्मक, द्विकर्मक इति इत्यादयः शब्दाः सन्ति. तत्र अकर्मकः, सकर्मकः, द्विकर्मकः एतेषु पदेषु बहुव्रीहिसमासः अस्ति. तत्र सकर्मकः इति पदं वदामश्चेत् तत्र बहुव्रीहिसमासः कथं भवति इत्युक्ते कर्मणा सह वर्तते. सकर्मकः इत्युक्ते कर्मणा सह वर्तते इति विग्रहवाक्यं वक्तव्यं भवति तत्र. तत्र सः पूर्वपद बहुव्रीहिसमासः इति वदामः. इत्युक्ते एतावत् सकर्मकः इत्यस्मिन् सः पूर्वपद बहुव्रीहिसमासः अस्ति. इत्युक्ते प्रत्येकं पदस्य विषये बहु गम्भीरचिन्तनं करणीयम् अस्माभिः इति विषयः. तदनन्तरं गृहपाठप्रसङ्गे किञ्चित् चिन्तनं कृत्वा किञ्चित् चिन्तनं कुर्मः. अधुना अत्र भूमभगिनी भवती एकवारं गृहपाठप्रसङ्गे किञ्चित् मम ई पत्रं दृष्टवती वा? ई पत्रे अपि गृहपाठविषये अहं किञ्चित् मया किञ्चित् लिखितमस्ति. तत्र कानिचन वाक्यानि लिखितवती. यस्य कस्यापि पार्श्वे वाक्यानि सन्ति चेत् एकवारं श्रावयन्तु गृहपाठप्रसङ्गे. अहं वदामि वा? ललिता भगिनी क्षम्यतां भगिनी, गृहपाठरूपेण ईमेल् मध्ये प्रेषितवती महोदया. सन्ततिः कस्मै न रोचते इति रचनां पठित्वा आत्मनेपदिधातूनां क्रियापदानि जानताम्. तत्र आत्मनेपदरूपाणि कानि वदतु तस्मिन् वाक्ये. आत्मनेपदानि जायते, वर्धते, मोदते. भगिनी मम प्रश्नः तु तस्मिन् वाक्ये, तस्मिन् वाक्ये आत्मनेपदिरूपाणि दत्तानि, रोचते अपि च लोट्लकारु, किन्तु आत्मनेपदिरूपं जानति. ओके, रोचते. रोचते तत्र लकारः कः? रोचते लट्लकार प्रथम प्रथम रोचते, रोचेते, रोचन्ते. इतोपि वदतु, रूपाणि वदतु एकवारं. रोचते, रोचेते, रोचन्ते, रोचसे, रोचेते, रोचद्वे, रोचे, रोचावहे, रोचामहे. उत्तमम्. अपि च जानताम्, जानताम् इत्यस्मिन् विषये शुभदा भगिनी भवती वदतु. जानताम् ज्ञाधातु, ज्ञाधातुः लोट्लकार प्रथमपुरुष एकवचनं जानताम्. अत्र पश्यतु भगिनी, लोट्लकार सत्यमेव किन्तु बहुवचनरूपम्. अत्र जानीतां, जानातां, जानताम्. अत्र भवन्तः, भवन्तः जानताम् इति मम आशयः. इत्युक्ते प्रथमपुरुष बहुवचने अहं लिखितवती. उत्तमं. ललिता भगिनी अग्रिमं वाक्यं पठतु. भारतदेशस्य आदर्शपरम्परा का? सा परम्परा सुदृढा वर्तते किमर्थम्? आदर्शपरम्परा. अत्र आत्मनेपदिरूपं किं वर्तते? वर्तते. तत्र वर्तते इति धातोः प्रसङ्गे किञ्चित् वदतु. अयं धातुः कीदृशः? वृत्त इति धातु अस्ति. अग्रिमं वाक्यम्. अग्रिमं, सन्ततिः कस्मै न रोचते. अस्याः रचनायाः वाक्यरचनाशैली अवलोकनीया. अत्र अवलोकनीया इति कीदृशं पदम्? अनियर् प्रकार प्रत्ययः, अनियर् प्रत्ययः. अनियर् प्रत्ययः, अनियर् प्रत्ययान्तरूपं त्रिषु लिङ्गेषु भवति. अपि च अत्र वाक्यरचनाशैली अवलोकनीया. अत्र शैली इति पदं स्त्रीलिङ्गपदमस्ति इति कृत्वा अवलोकनीया. किन्तु अत्र लट्लकाररूपं पश्यामश्चेत् अवलोकते. लट्लकाररूपम् अवलोकते आत्मनेपदि. अग्रिमं पठतु. आत्मनेपदिधातूनां रूपाणि उपयुज्य अन्यानि स्वीयवाक्यानि लेखितुं प्रयत्नं कुर्वन्तु. यदि भवन्तः कृतवन्तः चेत् समीचीनम्. आत्मनेपदी धातूनां रूपाणि उपयुज्य अन्यानि वाक्यानि लिखन्तु. आम् उत्तमम्. अग्रिमम् अग्रिमं गीतासोपानं प्रथमपुस्तकस्य चत्वारि अत्र अत्र बहु भिन्नभिन्नरीत्या भिन्नभिन्नरीत्या वक्तुं शक्यते. एकोन योजयित्वा वक्तुम् इच्छति चेत् वदतु. एकोन पञ्च शोभा भगिनी वदतु. एकोनपञ्चाशत् भवति. एकोनपञ्चाशत्. नो चेत् भिन्नरीत्या वदतु शोभा भगिनी वदतु. हा तत्र 49 अपि अस्ति अतः नवचत्वारिंशत् नवचत्वारिंशत् अथवा एकोनपञ्चाशत् ऊनपञ्चाशत् अनन्तरं अत्र नवचत्वारिंशत्. उत्तमं भगिनी, उत्तमरीत्या उक्तवती भगिनी. एकः प्रश्नः अस्ति तत्र तमे नवचत्वारिंशत् तमे पुटे न आवश्यकं वा? तमे पुटे एवमेव पृष्टवती मम स्पष्टीकरणार्थम्. उत्तमम्. इत्युक्ते तस्मिन् पुटे इत्युक्ते अत्र सङ्ख्यायाः अपि सप्तम्यन्तं रूपम् आवश्यकं. तस्मिन् पुटे अस्ति. किम् अस्ति भगिनी वदतु, ललिता भगिनी वदतु. धन्यवादः. द्वौ अभ्यासौ वर्तेति. तौ द्वौ अभ्यासौ कुर्वताम्. अत्र वृत्तधातोः रूपाणि एकवारं स्मारयतु. वर्तते, वर्तेते, वर्तन्ते. द्वितीया प्रथमपुरुष द्विवचन. वर्तते, वर्तेते. द्वौ अभ्यासौ द्वौ द्वितीया द्विवचन अस्ति. अत्र अस्मिन्नेव अग्रिमं वाक्यं पश्यतु, एकवारं परिशीलयतु. समानार्थकक्रियापदानां ज्ञानम् अपेक्षितं. भगिनी अत्र तौ द्वौ अभ्यासौ कुर्वतां कीदृशं पदं कुर्वतां? लोट्लकार अभ्यासं भूमा भगिनी वदतु. बहुवचनं जानातां. अत्र ललिता भगिनी भवती शृणोतु, उषा भगिनी वदतु. इतोपि कुर्वतां प्रसङ्गे वदतु. कुरुतां, कुर्वतां, कुर्वतां. उत्तमम्. इतोपि वदतु. इतोपि इत्युक्ते किं भगिनि? धातोः प्रसङ्गे क्रु धातु अस्ति. इत्युक्ते आहत्य अत्र वयं सर्वे जानीमः डुक्रु धातुः. क्षम्यतां, कुर्वतामपि बहुवचनमेव. कुरुताम् इति प्रथमा पृष्ट अत्र डुक्रुञ् इति धातुः अस्ति औपदेशिक अवस्थायां, किन्तु लौकिकधातुः क्रु अस्ति. क्रु धातुः उभयपदी अस्ति इति कृत्वा तस्य रूपाणि आत्मनेपदरूपाणि परस्मैपदरूपाणि अपि सन्ति. किन्तु अस्माकं विषयः तु प्रवर्तमानः विषयः आत्मनेपदी धातवः. तदर्थम् आत्मनेपदी क्रियापदानां रूपाणि चित्वा अहं लिखितवती तत्र क्रू धातुः. किन्तु लोट्लकारप्रसङ्गे इदानीं पर्यन्तं वयं न पठितवन्तः, किन्तु अत्र तत्र अवसरः अस्ति इति कृत्वा इति मया तादृशरीत्या लिखितमस्ति. यथा उषा भगिन्या उक्तमस्ति, कुरुतां कुर्वातां कुर्वतां भवन्तः कुर्वताम्. अत्र लोट्लकारः क्रू धातोः आत्मनेपदिरूपं स्वीकृतं. कुरुते कुर्वाते कुर्वते इति आत्मने करोति कुरुतः कुर्वन्ति परस्मैपदरूपाणि. कुरुते कुर्वाते कुर्वते इति रूपाणि सन्ति. अपि च अत्र इतोपि किं लिखितमस्ति, समानार्थकक्रियापदानां ज्ञानमपेक्षितम्. किमर्थं लिखितवती इत्युक्ते अस्माकं पुस्तके अभ्यासद्वयं दत्तमस्ति. तत्र परस्मैपदीधातूनां समानार्थकपदानि चित्वा तत्र लेखनीयानि. ज्ञानस्य वर्धनाय संस्कृतभाषायाः साहित्यपठनम् एव शरण्यम् इति मम अभिप्रायः. उद्घोषणे उत्तमम् इत्युक्ते तस्मिन् कानिचन पदानि आत्मनेपदरूपाणि लिखितानि. तादृशरीत्या भवन्तः अपि किञ्चित् चिन्तयित्वा स्वीयवाक्यानि लिखन्तु. तादृशरीत्या कुर्मः चेत् अस्माकम् उत्तमः अभ्यासः भवति इति विषयः. अनन्तरं वयं रचनायाः प्रसङ्गे अधुना चिन्तनं कुर्मः. अस्माकं पार्श्वे एका रचना अस्ति खलु, तत्र तस्मिन् प्रसङ्गे चिन्तनं. रचना आरब्धा किन्तु तस्याः पठनं न परिसमाप्तम्, न समाप्तम्. अद्यापि तस्याः पठनं एव अनुवर्तते. अनुवर्तते इति अपि आत्मनेपदिरूपं. प्रथमे परिच्छेदे कानिचन वाक्यानि वयं पठित्वा अवगतवन्तः. तत्र कीदृशपर्यन्तं वयं परिशीलितवन्तः इत्युक्ते, शिशुः अस्पष्टभाषया भाषते तावत्पर्यन्तम् अस्माभिः परिशीलितम्. माता तं बुभुक्षितं मन्यते इत्यस्मात् आरभ्य अद्य किञ्चित् चिन्तनं कुर्मः. सर्वे तां रचनां पुरतः स्थापयन्तु, तेन इतोपि किञ्चित् गभीरचिन्तनं कुर्मः वयं सर्वे मिलित्वा. उत्तमम्. अनन्तरम् अत्र सुजाता भगिनी भवती पठतु तत्र वाक्यं, माता तं बुभुक्षितं मन्यते. आं भगिनि, शिशुः तस्याः दुग्धं याचते इति मन्यमाना माता शिशुवे दुग्धं दत्ते. तावत् वदतु, तावत् वदतु. शिशुशब्दस्य रूपाणि किञ्चित् वदतु. शिशुः उकारान्त प्रथमाविभक्ति द्वितीयाविभक्तिपर्यन्तं वदतु. शिशुः द्वितीयाविभक्तिः न जानामि भगिनि, क्षम्यताम्. चिन्ता मास्तु. अत्र किञ्चित् शोभा भगिनी भवती वदतु शिशुशब्दस्य रूपाणि किञ्चित्. आं भगिनि, शिशुः शिशु शिशवः शिशुं शिशु शिशून् उत्तमं. किन्तु सप्तसु विभक्तिषु रूपाणि ज्ञातव्यानि. अत्र शिशुः इति गुरुशब्दवत् उकारान्तपदमस्ति. उत्तमम्. अत्र बुभुक्षितम् इति एकं पदमस्ति. तस्मिन् प्रसङ्गे पिपासितः इत्यस्मिन् पदस्य प्रसङ्गे मया यद् उक्तमस्ति तदेव अत्रापि स्वीकर्तव्यम्. बुभुक्षितः अत्र माता तं बुभुक्षितं मन्यते. अत्र भगिनी वदतु तम् इत्युक्ते कं? सुजाता भगिनी वदतु. शिशुं शिशुं स्थाने तम् इति लिखितम् अस्ति. अत्र मन्यते, मन्यते इति प्रसङ्गे भवती यद् जानाति तद्वदतु. मन्यते अत्र मन्यते. अरविन्द महोदय भवान् वदतु, मन्यते प्रसङ्गे भवान् यद् जानाति तद्वदतु. मन्यते, मन्येते, मन्यन्ते. मन् धातु, मन् धातु लट् आत्मनेपदम्. आत्मनेपदं प्रथमपुरुष एकवचनं. उत्तमम्. अत्र इतोपि इतोपि चिन्ता मास्तु भगिनि. अत्र ध्वनिः अस्ति अत्र. अत्र मन्धातोः प्रसङ्गे इतोपि किं ज्ञातव्यं? मन्धातुः दिवादिगणीयधातुः. तत्र एकं सूत्रमस्ति, दिवादिभ्यः श्यन् इति एकं सूत्रमस्ति. तेन सूत्रेण तत्र यकारः मध्ये आयाति इति विषयः. अनन्तरम् अत्र वदतु महोदय, वदतु इतोपि. विकरणप्रत्ययश्चन् अस्ति. उत्तमम्. इत्युक्ते दिवादिगणे विकरणप्रत्ययः श्यन् इति विकरणप्रत्ययः अस्ति. तत्र शकारस्य लोपः भवति लशक्वतद्धिते इति सूत्रेण. तत्र यकारः एव अवशिष्यते. अनुबन्धलोपानन्तरं नकारस्य लोपः अपि भवति, तेन यकारः एव अवशिष्यते. तदर्थमेव दिवादिगणीयधातुषु सर्वत्र यकारः श्रूयते. तत्र मन्यते इति दिवादिगणीयधातुः. अरुणा भगिनी वदतु. मन्नते धातु चुरादिगणेपि अस्ति. स्तम्भे इति अर्थः, टु बि प्राउड्. अत्र तु इत्युक्ते तत्र किम् अवगन्तव्यं? तत्र धातवः बहुषु गणेषु भवन्ति, किन्तु अत्र कस्मिन् अर्थे धातोः प्रसङ्गः अस्ति इति ज्ञातव्यं. किन्तु अत्र अस्माकं प्रसङ्गे दिवादिगणीयमन्धातुः एव स्वीकर्तव्यः इति विषयः. तदनन्तरम् अत्र बुभुक्षितः इति पदमस्ति. तस्मिन् विषये कोऽपि वक्तुमिच्छति चेत् वदन्तु, नो चेत् अहं किञ्चित् वदामि. बुभुक्षितापि वक्तुम् इच्छा बुभुक्षिता भगिनि. बुभुक्षिता इति रूपम् अत्र तम् अस्ति. बुभुक्षिता पूर्वमेव भवत्या वदति भगिनि. अत्र पश्यतु, भवत्या वदति इति दर्शन भगिनि किञ्चित् पृच्छामि. अत्र भवत्या वदति इति न वक्तव्यं. कथं वक्तव्यं? भवती उक्तवती इति वदामश्चेत् कर्तरीप्रयोगे वाक्यं भवति. नो चेत् कर्मणि प्रयोगे वक्तुमिच्छति चेत् भवत्या उक्तम्. इत्युक्ते त्रीणि एकम् एकं कृत्वा कर्मणि प्रयोगे वाक्यं लेखितुमिच्छति चेत् भवत्या उक्तं, नो चेत् भवती पूर्वमेव उक्तवती. तवत् रूपं योजयित्वा भवती उक्तवती कर्तृप्रयोगं. धन्यवादः भगिनि. बुभुक्षितम् इति बहुव्रीहि समासकृत् पदमस्ति वा भगिनि? शृणोतु भवती, शृणोतु दर्शना भगिनी, भवती अपि प्रयत्नं करोतु, वदतु दर्शना. भगिनि अहं किञ्चित् वदामि भगिनि अत्र अहं वदामि भगिनि उषा भगिनि वदतु भोक्तुम् इच्छा बुभुक्षुः इति भुज् धातुः सन्प्रत्यय अस्ति द्वित्वं भवति उत्तमम् इतोपि भुञ्जे इति भुङ्क्ते भुञ्जाते भुञ्जते आत्मनेपदीरूपम् पालनपोषणयो अस्ति भगिनि भुज् इत्युक्ते अहं किं करोमि किञ्चित् सर्वत्र विषयं सर्वं एकत्र समीकृत्य एकत्र वदामि कथं चिन्तनीयं प्रत्येकस्य पदस्य विषये कथं चिन्तनीयम् इत्यस्य अवगमनार्थं किञ्चित् वदामि आरम्भतः कथं चिन्तनीयं भुज् धातुः अस्ति भुज् धातोः लट्लकाररूपाणि भुङ्क्ते भुज् धातुः उभयपदी अस्ति इति कृत्वा भुङ्क्ते इति एकं रूपम् अस्ति आत्मनेपदीरूपं परस्मैपदीरूपम् अपि अस्ति भुनक्ति भुनक्ति इति परस्मैपदीरूपं किन्तु भक्षणार्थे खादनार्थे केवलं भुङ्क्ते इति रूपमेव स्वीकर्तव्यम् आत्मनेपदीरूपं खादनार्थे तस्य प्रयोगः भवति किन्तु पालनाभ्यवहारयोः पालनव्यवहारयोः तस्मिन् प्रसङ्गे भुनक्ति इत्यस्य रूपं तस्य प्रयोगः भवति आहत्य खादनार्थे भुङ्क्ते भुज् धातुतः सन् प्रत्ययं योजयामः तेन बुभुक्षा इति सनन्तधातोः निर्माणं भवति तदनन्तरं क्रियापदमपि निर्मातुं शक्नुमः क्रियापदं लट्लकारक्रियापदं सन्नन्तधातुतः किं पदम् आयाति बुभुक्षते तत्र आत्मनेपदीरूपं भवति किमर्थम् आत्मनेपदीरूपमेव भवति इति प्रश्नः आयाति तत्र एकं सूत्रमस्ति पूर्ववत् सनः इति सूत्रमस्ति तेन सूत्रेण मूलस्थित्यां धातोः रूपं भुङ्क्ते इति आत्मनेपदीरूपम् अस्ति इति कृत्वा सन्नन्तधातुतः यद् रूपं निर्मितं भवति तत् रूपम् अपि आत्मनेपदीवत् भवति इति विषयः तदर्थमेव भुङ्क्ते इति आत्मनेपदी अस्ति इति कृत्वा बुभुक्षते इति लट्लकाररूपम् आयाति अपि च सन्प्रत्ययस्य योजनेन तत्र आ इति एकः प्रत्ययः अस्ति तेन बुभुक्षा इति आकारान्तपदं सिद्ध्यति बुभुक्षुः इति उकारान्तपदमपि सिद्ध्यति अपि च अत्र बुभुक्षितः इति पदमस्ति बुभुक्षितः इति पदं तत्र यथा मया पूर्वम् उक्तमस्ति इतच् इति एकः प्रत्ययः अस्ति इतच् प्रत्ययः किं वदति तत् अस्य सञ्जाता तत् इत्युक्ते किमपि तत् अस्य सञ्जाता तस्य सञ्जाता इत्युक्ते तत् अस्मिन् जायते इति तस्मिन् अर्धे इतच् इति एकः प्रत्ययः अस्ति 5236 सूत्रसङ्ख्या अस्ति तेन सूत्रेण तत्र इतच् इति प्रत्ययः आयाति इतच् प्रत्ययान्तरूपाणि अन्यानि पदानि मया लिखितानि कानिचन पदानि कथं पिपासितः मुकुलितः क्षुधितः विचारितः पुष्पितः दुःखितः इत्यादीनि पदानि क्षुधितः पिपासितः इत्यादीनि पदानि इतच् प्रत्ययान्तरूपाणि अत्र अस्माकं कथायाम् अथवा रचनायाम् इतच् प्रत्ययान्तरूपं दत्तमस्ति उत्तमम् अपि च सम्प्रत्यय इति कथं जानीमः भगिनि इत्युक्ते तत्र बुभुक्षा इति तत्र बुभुक्षा इति सन्प्रत्ययान्तरूपं तत्र सन्नन्तधातुतः एतानि इत्युक्ते साधारणतया संस्कृतभाषायां 90% सर्वाणि पदानि धातुतः एव निष्पन्नानि भवन्ति अत्र भुज् धातुतः भुङ्क्ते पदमायाति किन्तु भुज् धातुतः पुनः सन् प्रत्ययस्य योजनेन सन्नन्तधातोः निर्माणं भवति. इत्युक्ते सन्नन्तधातुतः पुनः इत्युक्ते किं वक्तव्यम्? सन्नन्तधातु इत्युक्ते किम्? सन्प्रत्ययस्य योजनेन पुनः नूतनधातुः आयाति. दर्शना भगिनी वदतु. जनरलि साधारणतया द्विधा भवति. भवत्याः दूरवाणी सम्यक् न श्रूयते भगिनी, किन्तु उषा भगिनी उक्तवती एव. वृष्टिः अस्ति तर्हि भङ्गं जातः. ओ, भग्नः जातः. अस्तु, भग्नः जातः. अस्तु भगिनी, एकः प्रश्नः. शोभा भगिनी वदतु. निच् प्रत्ययः सनादिप्रत्ययः अस्ति वा भगिनी? इत्युक्ते निच् अपि निच् योजनेन अपि पुनः नूतनधातुः आगच्छति चुरादिगणे. तथा एव अत्रापि सन् प्रत्ययस्य योजनेन सन्नन्तधातोः निर्माणं भवति पुनः. इत्युक्ते आरम्भे एकः धातुः अस्ति, तदनन्तरं सन् प्रत्ययस्य योजनेन पुनः नूतनधातुः आयाति. आदि पूर्वतनधातोः नाम अस्ति औपदेशिकधातुः, उपदेशावस्थायां भुज् धातुः अस्ति. किन्तु अत्र आतिदेशिकधातुः इति वदामः. इत्युक्ते सन् प्रत्ययस्य योजनेन नूतनधातुः धातोः निर्माणं भवति, तस्य नाम आतिदेशिकधातुः. यथा भगिन्या उक्तं, निजन्तधातुः अपि णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति. पठ् इति धातुतः पाठि इति नूतनधातोः निर्माणं भवति. तदनन्तरं प्रक्रियानुसारं तत्र पाठयति इति रूपं णिजन्तरूपं सिद्ध्यति. तथा एव अत्रापि सन् प्रत्ययस्य योजनेन सन्नन्तधातोः निर्माणं भवति. तदनन्तरं तस्मात् धातुतः अन्यानि नूतनानि पदानि निर्मातुं शक्नुमः संस्कृतभाषायाम्. इत्युक्ते द्वित्वकार्यं, तत्र द्वित्वप्रकरणम् अष्टाध्याय्यां द्वित्वप्रकरणं नाम्ना एकं प्रकरणम् अस्ति, तस्मिन् कानिचन सूत्राणि सन्ति. संस्कृतभाषायां कुत्र कुत्र द्वित्वं भवति इत्युक्ते जुहोत्यादिगणे द्वित्वं भवति. जुहोत्यादिगणे द्वित्वं भवति, अपि च सन्नन्तधातुनिर्माणप्रसङ्गे अपि द्वित्वं भवति. उत्तमं भगिनि. अत्र भगिनी एक स्पष्टीकरणार्थं भगिनी, भुज् योगः सन् नूतनधातु किं भगिनी? बुभुक्षा. तत्र बुभुक्ष इति भवति, तदनन्तरं ते इति योजयामः, आत्मनेपदिप्रत्ययं योजयामः. अस्तु, अन्ते बुभुक्ष. अनन्तरं कानिचन वदतु. द्वित्वं लिट् लिट्लकारे अपि भवति भगिनि. लिट्लकारे अपि भवति. उत्तमं. लिट्लकारे एकं लिट्लकाररूपं वदतु. अहं चिन्तयामि उवाच. उवाच इति लिट्लकाररूपं, वच् धातोः रूपं. तत्रापि लिट्लकारे अपि द्वित्वं भवति. उत्तमम्. अपि च कोऽपि वक्तुमिच्छति चेत् मम पार्श्वे कानिचन पदानि, सन्नन्तपदानि सन्ति. का वक्तुमिच्छति रूपाणि अत्र? प्रयत्नं करोमि भगिनि. प्रतिज्ञा न करोमि. तत्र किं वक्तव्यं? प्रतिज्ञां. प्रतिज्ञां किमर्थम् इत्युक्ते क्रूधातुः सकर्मकधातुः. उत्तमम्. अत्र सर्वे अत्र शुभदा भगिनी, भवती प्रयत्नं कर्तुम् इच्छति वा भगिनि? अस्ति वा शुभदा भगिनी? प्रयत्नं कर्तुम् इच्छति वा? अवगन्तुं न शक्नोमि. किं किं करोमि न अपि न अहं कानिचन सन्नन्तपदानां विषये यदि भवती जानाति चेत् वदतु, अत्र चिन्ता नो चेत् चिन्ता मास्तु. भोक्तुम् इच्छति, तत्र पदं किं भवति? भुञ्ज् इति पदं भुज् धातोः लट् लकारः भवति भुङ्क्ते. भुङ्क्ते इति आत्मनेपदी प्रथमपुरुष एकवचनः. भुज् धातुः उभयपदी अस्ति. तर्हि यदि भक्षणार्थे वा खादनार्थे वा आत्मनेपदी भवति, आत्मनेपदी भुङ्क्ते भवति. यदि पालनपोषणार्थम् अस्ति तर्हि इट् इस् भुनक्ति, परस्मैपदी भवति. भुज् भुज् धातोः सन् प्रत्ययः बुभुक्षते, बुभुक्ष भवति. अत्र किञ्चित् भोक्तुम् इच्छति इति वदामश्चेत् तस्य रूपं किं भवति? बुभुक्षते इति भवति. केवलं भोक्तुम् इच्छा रूपं किं भवति? भगिनी उक्तवती भोक्तुमिच्छा बुभुक्षा. अपि च गन्तुम् इच्छा. भगिनी एकः सन्देहः, भोक्तुम् इच्छा बुभुक्षा, तत्र तत्तु स्त्रीलिङ्गे भवति इति तु सत्यं खलु? तदेव पिपासा, चिकीर्षा, ते सर्वाणि स्त्रीलिङ्गे एव सन्ति वा? तदेव मम प्रश्नः. स्त्रीलिङ्गे भवन्ति, स्त्रीलिङ्गे एव, स्त्रीलिङ्गे एव इत्युक्ते अत्र स्त्रीलिङ्गे इति न इति इत्युक्ते पदं भोक्तुम् इच्छति इति वदामश्चेत् तस्य रूपं किं भवति? बुभुक्षते इति लट्लकाररूपम् आयाति. किन्तु भोक्तुम् इच्छा इति वदामश्चेत् बुभुक्षा. अपि च अत्र गन्तुम् इच्छा, शोभा भगिनी वदतु गन्तुम् इच्छा. गन्तुम् इच्छा न जानामि भगिनि. चिन्ता मास्तु, कोऽपि वदतु अत्र कोऽपि ज्ञातुम् इच्छा जिज्ञासा. गन्तुम् अहं वदामि किञ्चित् केवलम् आस्वादार्थं वदामि, फर् जस्ट् क्रियेट् टु क्रियेट् इण्ट्रेस्ट् आस्वादार्थं वदामि. गन्तुमिच्छा जिगमिषा. अनन्तरं भगिनी क्षम्यताम्, अधुना स्पष्टीकरणं नास्ति. बुभुक्षा पिपासा इति इच्छा इति पदेन आगताः. भवती उक्तवती स्त्रीलिङ्गे अस्ति इति, किन्तु अधुना किम् उक्तवती? किञ्चित् वदामि. अत्र इदानीं पर्यन्तं वयं सन् प्रत्ययः सन् प्रत्ययः इति वदन्तः स्मः. तत्र सन् प्रत्ययस्य प्राधान्यता का इत्युक्ते इच्छार्थकप्रत्ययः इति वदामः. सन् प्रत्ययः इच्छार्थकप्रत्ययः. सर्वेषु धातुषु इच्छार्थकप्रत्ययस्य योजनेन सन् प्रत्ययस्य योजनेन सन्नन्तरूपाणि सिद्ध्यन्ति. किन्तु अत्र सन्नन्तधातुतः भिन्नभिन्नप्रत्ययानां योजनेन भिन्नपदानि भिन्नानि पदानि सिद्ध्यन्ति. आ इति एकः प्रत्ययः अस्ति, तस्य योजनेन बुभुक्षा, पिपासा, जिगमिषा, चिकीर्षा, चिकित्सा इत्यादीनि पदानि सिद्ध्यन्ति. ऊ प्रत्ययस्य योजनेन अन्यत् पदं सिद्ध्यति, तस्य अर्थः भिन्नः. उकारान्तपदं सिद्ध्यति, कथं? पिपासुः, बुभुक्षुः, बुभुक्षुः, शुश्रूषुः, जिज्ञासुः, मुमुक्षुः इत्यादीनि पदानि सिद्ध्यन्ति. इत्युक्ते आहत्य सन्नन्तधातुतः भिन्नप्रत्ययस्य योजनेन भिन्नभिन्नपदानि पदानां निर्माणं भवति इति विषयः. आहत्य बुभुक्षुः इति तु पुंलिङ्गे खलु? बुभुक्षुः पुंलिङ्गपदं, बुभुक्षा इति आकारान्त स्त्रीलिङ्गपदं, स्त्रीलिङ्ग अस्तु. इच् धातुः अत्र ईष् धातुः, ईष् क्षम्यताम्, ईष् धातुः आ इति स्वीकुर्मः चेत् आ अथवा तिङन्त अथवा किमपि कर्तुं शक्नुमः ईष् धातुतः. इतच् इतच् इति पुनः एकवारं भगिनी अत्र पुनः एकवारं ध्वनिमुद्रणं शृणोतु. अत्र किं ज्ञातव्यम् इत्युक्ते सन् प्रत्ययः इच्छार्थकप्रत्ययः. सन् प्रत्ययस्य योजनेन सन्नन्तधातुः नूतनधातोः निर्माणं भवति. नूतनधातुतः वयं तिङ्प्रत्ययस्य योजनेन तिङन्तपदं सिद्ध्यति, कृत् प्रत्ययस्य योजनेन अन्यानि कृदन्तपदानि सिद्ध्यन्ति. बुभुक्षा इति एकं पदमस्ति कृदन्तपदं, बुभुक्षुः इति अन्यत् पदमस्ति. आहत्य तत्र इत्युक्ते भिन्नभिन्नप्रत्ययानां योजनेन भिन्नानि रूपाणि सिद्ध्यन्ति इति विषयः. किन्तु बुभुक्षा इति लताशब्दवत् आकारान्तस्त्रीलिङ्गपदं, बुभुक्षुः इति गुरुशब्दवत् ऊकारान्त पुंलिङ्गपदं भवति इति विषयः. अग्रे गत्वा गीताञ्जलिभगिनी भवती प्रयत्नं करोतु, श्रोतुम् इच्छा इति अस्ति चेत् तत्र पदं किं भवितुं, भवती श्रुतवती चेत् वदतु. श्रोतुम् इच्छा तु कोऽपि वदति वा? उत्तमं, शुश्रूषा इति भवति, शुश्रूषुः इति पदमपि अस्ति. अनन्तरं वक्तुम् इच्छा, उषा भगिनी वदतु. वक्तुं वदति, वक्तुम् इच्छा कोऽपि वदतु. विवक्षा अत्र वक्तुमिच्छा विवक्षा इति पदं भवति. तस्य अन्यत् अन्यत् पदमपि अस्ति विवक्षुः. पातुमिच्छा पिपासा. अनन्तरं कर्तुम् इच्छा चिकीर्षा. दातुम् इच्छा दातुम् दातुम् इच्छा तत्र दित्सा. न भगिनि, दित्सा दित्सा दित्सा. अनन्तरं ज्ञातुम् इच्छा जिज्ञासा. जिज्ञासा उत्तमं. मोक्तुं मोक्तुम् इच्छा मुमुक्षा. मुमुक्षा इति पदमपि अस्ति, मुमुक्षुः इति अपि अस्ति. अस्ति वा भगिनि, मुमुक्षा अस्ति वा? पदद्वयमपि अस्ति. महिला अपि मोक्षम् इच्छति खलु भगिनि. दित्सा दित्सा कि दित्सा किमर्थं तत्र दातुमिच्छा दित्सा दित्सा दित्सा दित्सा दीर्घदीप दी दीप्सा ह्रस्वैकार दित्सा. अत्र वयं सर्वे दूरवाण्या पठन्तः स्मः. तदर्थम् एकस्मिन् समये एका एव पृच्छति चेत् वदति चेत् इतोपि समीचीनं भवति कक्ष्या. अथ तदनन्तरं दातुम् इच्छा दित्सा इति भवति. अनन्तरं उषा भगिन्याः प्रश्नः अस्ति, मोक्तुम् इच्छा मुमुक्षा इति पदमस्ति, अपि च मुमुक्षुः इति पदमपि अस्ति. अनन्तरं पठितुम् इच्छा कोऽपि वदतु. पिपाशा पिपठिता पिपठिषा पिपठिषा पिपठिषा इति भवति. अनन्तरं स्वप्तुं स्वप्तुम् इच्छा स्वपिति वयं जानीमः स्वपिति इति क्रियापदमस्ति. स्वशीति स्वपिति इत्यादयः शब्दाः सन्ति. स्वप्तुम् इच्छा सुषुप्सा इति पदमस्ति. अग्रे गत्वा उषा भगिनी वदतु द्रष्टुम् इच्छा. द्रष्टुम् इच्छा दृश् अत्र कोऽपि वदति दिदृक्षा इत्यादि इति पदमस्ति. अनन्तरम् अन्तिमं पदं हन्तुं हन्ति वयं जानीमः हन् धातोः रूपं हन्ति. हन्तुम् इच्छा जिघासा. इतोपि स्पष्टतया वक्तव्यं जिघांसा जिघांसा जिघांसा जिघांसा. एतानि पदानि सन्नन्तरूपाणि. किन्तु पुनः एकवारम् अस्माकं कथायाः प्रसङ्गे चिन्तनं कुर्मः. धन्यवादः भगिनि. चिन्ता मास्तु. उत्तमम्. इत्युक्ते एतानि पदानि अस्माकं कृते किञ्चित् नूतनानि. तदर्थं जानीमश्चेत् इतोपि भाषायाः सौन्दर्यम् अवगन्तुं शक्नुमः. पुनः अत्र रचना सुषुप्तिः इति तदेव पदेन आगतम् आगतं वा? तत्र सुषुप्सा इति अस्तु. किन्तु अत्र भिन्नकार्यम् अस्ति इति भाति. इतोपि यथा मया पूर्वमेव उक्तमस्ति बुभुक्षा भिन्नं पदं बुभुक्षुः भिन्नं पदं बुभुक्षितः इति अन्यत् पदं भिन्नप्रत्ययानि भिन्नप्रत्ययाः पदस्य अन्ते भिन्नप्रत्ययः अस्ति. किन्तु मूलरूपं तु सनन्तरूपं सन् प्रत्ययान्तरूपं. मूलधातुः तु सन् सनन्तधातुः. सन् इति प्रत्ययः इच्छार्थकप्रत्ययः. णिच् प्रत्ययः प्रसङ्गे किं वदामः? प्रेरणार्थे णिच्. अन्यं प्रेरयितुं णिच् प्रत्ययस्य योजयामः. पठति पाठयति तत्र प्रेरणार्थे णिच् इत्युक्ते प्रत्ययस्य प्रयोजनं किम् इत्युक्ते तत्र प्रत्येकस्य प्रत्ययस्य भिन्नप्रयोजनमस्ति. अत्र इच्छार्थे सन् आहत्य. अनन्तरम् अत्र गीताञ्जलि भगिनी भवती अत्र शिशुः तस्याः दुग्धं याचते इति मन्यमाना माता शिशवे दुग्धं दत्ते तस्मिन् प्रसङ्गे किञ्चित् वदतु. दत्ते तु दा धातु भगिनि. दा धातु ददति दत्त न ददाति दत्त ददति इति लट् रूपमस्ति लटि रूपाणि अस्ति भगिनि. अत्र किं ज्ञातव्यं? दा धातुः तत्र डुदाव् इति धातुः औपदेशिकधातुः. तस्मात् लौकिकधातुः दा धातुः आयाति. किन्तु दा धातुः उभयपदी धातुः. उभयपदी धातोः प्रसङ्गे परस्मैपदीरूपाणि किञ्चित् वदतु तत्र दा धातोः. ददाति परस्मैपदी ददाति दत्तः ददति ददति. किन्तु अत्र किं लिखितमस्ति? दत्ते आत्मनेपदी दत्ते ददाते ददति. दत्ते वदतु पुनः वदतु. ददाते दत्ते ददाते ददते आत्मनेपदी प्रथमा पुरुष एकवचन द्विवचन बहुवचन. आहत्य. अपि च इतोपि किम् अवगन्तुं शक्नुमः अस्मिन् वाक्ये कर्मपदं किं भगिनी वदतु? गीताञ्जलि भगिनी वदतु अस्मिन् वाक्ये शिशुः तस्याः दुग्धं याचते इति मन्यमाना माता शिशवे दुग्धं अत्र तु चतुर्थी योजयामः किन्तु दुग्धं दत्ते कर्मपदं किम् अस्मिन् वाक्ये कर्मपदं तु अत्र नास्ति भगिनि शिशवे अत्र दुग्धं कर्मपदं नास्ति वा दुग्धमेव दुग्धं शिशवे अत्र इतोपि किञ्चित् स्पष्टतया अवगन्तुं पृच्छामि शिशुः तस्याः तस्याः इत्युक्ते कस्याः मातुः मातुः मातुः इति मातृ इति प्रातिपदिकस्य षष्टिरूपं पञ्चमी नास्ति षष्टिरूपम् अत्र तस्याः इत्युक्ते मातुः मातुः दुग्धं दुग्धम् इति पदम् अत्र याचिधातुः अपि सकर्मकधातुः अस्ति इति कृत्वा तत्रापि दुग्धम् इति पदं कर्मपदं भवति अत्र दुग्धम् इति पदस्य प्रसङ्गे भवती जानाति चेत् किञ्चित् वदतु गीताञ्जलि भगिनी दुग्धम् इति नपुंसकलिङ्गं पदं भगिनी अहं नपुंसकलिङ्गपदम् नपुंसकलिङ्गपदं किन्तु अस्मिन् वाक्ये द्वितीयाविभक्त्यां लिखितम् अस्ति अत्र दुग्धम् इति पदस्य प्रसङ्गे कोऽपि जानाति चेत् वदन्तु नो चेत् अहं वदामि अरुणा भगिनी प्रयत्नं करोतु अस्ति वा शुभदा भगिनी भवती वक्तुमिच्छति वा दुग्धं न जानामि नपुंसकलिङ्गे द्वितीया विभक्ति एकवचन कर्मपदं शब्दस्य अहं वदामि भगिनि शृणोतु अत्र यथा भगिन्या उक्तमस्ति दुग्धमिति कर्मपदम् अस्ति याच् धातुः सकर्मकधातुः अस्ति इति कृत्वा दुग्धं कर्मपदं किन्तु दुग्धम् इति पदं कीदृशं पदम् इति पश्यामश्चेत् दुग्धम् इति पदं संस्कृतभाषायाम् एकः धातुः अस्ति दुः धातुः दुः प्रपूरणे इत्यस्मिन् अर्थे दुः प्रपूरणे इत्यस्मिन् अर्थे अस्ति तस्य लट्लकाररूपं दोग्धि लट्लकारक्रियापदं दोग्धि अस्ति दुः धातुतः क्ताप्रत्ययस्य योजनेन क्ताप्रत्ययान्तरूपं प्रत्ययस्य योजनेन दुग्धम् इति पदं निर्मितं किन्तु क्ताप्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति वयं जानीमः दुग्धः दुग्धं दुग्धा इत्यादीनि पदानि सन्ति किन्तु अत्र नपुंसकलिङ्गे दुः धातोः क्तान्तरूपं दत्तमस्ति दुग्धं दुग्धम् इति पदस्य पर्यायवाचकपदानि क्षीरं क्षीरम् इति अकारान्तपदं दुग्धमपि अकारान्तपदं किन्तु एकम् अन्यत् पदमस्ति पयः इति पयः इत्युक्ते क्षीरम् इत्युक्ते दुग्धं पयः इति कीदृशं पदं कोऽपि वदतु पुंलिङ्गं उत्तमम् इत्युक्ते पयः इति पदम् अरुणा भगिन्या उक्तं नपुंसकलिङ्गपदम् अस्ति सकारान्तपदं पयः पयसि पयांसि यथा मनः मनसि मनांसि ईदृशानि रूपाणि सम्भवन्ति अत्र दुग्धम् इति दुः धातोः क्तान्तरूपम् अपि च अत्र शिशवे इति पदमस्ति तत्र गीताञ्जलि भगिनी वदतु अत्र किमर्थं शिशवे इति लिखितमस्ति शिशवे इति तु चतुर्थी भगिनी शिशुः उकारान्त अस्ति चेत् शिशवे दा धातु सर्वदा चतुर्थी एव स्वीकरोति यस्मै दातव्यं तत्र सम्प्रदाने चतुर्थी इति एकं सूत्रमस्ति. सम्प्रदाने यत्र दानार्थं तत्र यस्मै दद्मः तस्य चतुर्थी विभक्तिः भवति. माता दत्ते, माता किं दत्ते, दुग्धं दत्ते, कस्मै शिशवे दत्ते. अत्र माता शब्दस्य एकं विशेषणमस्ति. वदतु भगिनी विशेषणं किम् अस्मिन् वाक्ये? माता तु प्रथमविभक्ति एव भगिनी, कर्तृपदं. उत्तमं. भूमा भगिनी वदतु. अत्र भूमा भगिनी उक्तवती, ललिता भगिनी अपि उक्तवती, मन्यमाना. मन्यमाना इति शाणजन्तरूपं. किमर्थं शाणजन्तरूपं ललिता भगिनी वदतु? किमर्थम् इति प्रश्नः. किमर्थं शाणजन्तरूपम् इति उक्तवती, अत्र कारणं किम्? मन्यमाना आनमान आत्मनेपद. सर्वे सर्वे शृण्वन्तु. अत्र ललिता भगिनी वदतु. इत्युक्ते आत्मनेपदी मन्यमाना, मन्य इस् आल्सो आत्मनेपदी. इतोपि स्पष्टतया वक्तव्यं? मन्यमाना माता स्त्रीलिङ्ग अस्ति. स्त्रीलिङ्गे अस्ति, उत्तमं. मम प्रश्नः तु अत्र मन्यमाना इति शाणजन्तरूपं, तस्मिन् प्रसङ्गे इतोपि स्पष्टतया अन्येषाम् अवगमनार्थं वक्तव्यम्. अरुणा भगिनी अधुना वदतु. मन्दातु आत्मनेपदी शब्दः धातु, तदेव द्विवादिगणे आगच्छति. मन् योगः या योगः शानच् योगेन मन्यमाना इति रूपं सिद्धं भवति. सुन्दरम्. इत्युक्ते आहत्य मन्यते, वयं दृष्टवन्तः पूर्वस्मिन् वाक्ये एव मन्यते इति क्रियापदं वयं दृष्टवन्तः. साधारणतया परस्मैपदी धातुः अस्ति चेत् शत्रन्तरूपं सिद्ध्यति, आत्मनेपदी धातुः अस्ति चेत् तत्र शाणजन्तरूपं सिद्ध्यति. शाणजन्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. अत्र माता इति पदस्य विशेषणम् अस्ति इति कृत्वा मन्यमाना माता अथवा माता मन्यमाना. किन्तु पुंलिङ्गे मन्यमानः, नपुंसकलिङ्गे मन्यमानम् इति भवति. इत्युक्ते शाणजन्तरूपाणि पुंलिङ्गे भवति, पुंलिङ्गे नपुंसकलिङ्गे रामशब्दवत् वनशब्दवत् अकारान्तरूपाणि भवन्ति. किन्तु स्त्रीलिङ्गे लताशब्दवत् दीर्घ आकारान्तपदं भवति. किन्तु शाणजन्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. अत्र माता मन्यमाना माताशब्दस्य विशेषणमस्ति. अनन्तरम् अत्र माता शिशवे दुग्धं दत्ते, अग्रिमं वाक्यम्. अधुना डिम्पल् भगिनी भवती पठतु अग्रिमं वाक्यम्. वदति वा डिम्पल्? अस्ति वा? नो चेत् दर्शना भगिनी भवती पठतु अग्रिमं वाक्यम्. एकः प्रश्नः अस्ति भगिनी. वदतु. शिशुः तस्याः दुग्धं याचते. तस्याः इति षष्ठी एकवचनं वा? तस्याः इति एकवचनं स्त्रीलिङ्गे. इट् इस् लैक् शिशुः फ्रोम् मदर्, लैक् शिशुः फ्रोम् मदर् दुग्धं याचते. सो फ्रोम् मदर् इस् इसन्ट् इट् पञ्चमी? जस्ट् मै डौट्. अत्र पञ्चमी अपि भवितुमर्हति, स्त्रीलिङ्गे पञ्चमी अपि रूपं समानमेव. उत्तमम्. अधुना अत्र शोभा भगिनी भवती पठतु अग्रिमं वाक्यम्. सः तस्याः क्रोडे उपविश्य दुग्धं पिबति. शिशुः मातुः क्रोडे उपविश्य दुग्धं पिबति. तत्र क्रोडे इति इत्युक्ते इन् द लेप् इति भगिनि. लेप् इत्युक्ते तत्र किं वदामः संस्कृतभाषायां, भुजान्तरम् इत्युक्ते इन् बिट्वीन् द आर्म्स्. ओ वक्षस्थले. तदपि साधु एव. अनन्तरम् अत्र शोभा भगिनी भवती एव वदतु, उपविश्य कीदृशं पदम्? उपविश्य उप उपसर्गपूर्वक विश् धातुः लेबन्तरूपम् उपविश्य. उत्तमं. ल्यप् इत्यस्मिन् अनुबन्धवर्णाः के? ल्यप् इत्यस्मिन् तत्र लषक् वतदिते इत्यनेन लकारस्य इत्सन्या अपि लोपः, तस्य लोपः इत्यनेन. हलन्त्यम् इत्यनेन पकारस्य इत्सन्या अपि तस्य लोपः इत्यनेन लोपः, यकारः एव तिष्ठति. तदर्थमेव अत्र उपविश्य विश् योगः यका या उपयोगः विश् योगः या उपविश्य भवति. उत्तमम्. सः पिबति. सः पिबति इत्युक्ते शिशुः पिबति. शिशुः पिबति. उत्तमम्. अत्र निजन्तवाक्यं रचयतु. माता माता शिशुं दुग्धं पाययति. पाययति इति रूपं भवति. उत्तमम्. अत्र निजन्तरूपं पाययति, किन्तु अत्र शिशुम् इति रूपं साधु वा? शिशवे. न तत्र भिन्न भिन्नरीत्या चिन्तनं भवति. निजन्तप्रयोगेषु भिन्नरीत्या चिन्तनं भवति. कथम् इत्युक्ते रूपं तु साधु एव, पाययति इति रूपं साधु एव, किन्तु तत्र एकं सूत्रमस्ति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्ता सणौ इति एकं सूत्रमस्ति. तस्य प्रसक्तिः किमर्थम् इत्युक्ते तत्र निजन्तवाक्येषु साधारणतया कर्मपदद्वयं सम्भवति. इत्युक्ते दुग्धम् इति एकं कर्मपदमस्ति. अत्र प्रधानकर्मपदं गौणकर्मपदम् अथवा प्रधानकर्मपदं प्रयोज्यकर्मपदम् इति कर्मपदद्वयं सम्भवति. तत्र सः दुग्धं पिबति इति साधारणं वाक्यं, माता शिशुं दुग्धं पिबति इति तत्र द्वितीया विभक्तिः भवति वा शिशुशब्दस्य तृतीया विभक्तिः भवति वा, तस्मिन् विषये बहु चिन्तनम् अपेक्षितम्. इत्युक्ते शिशुशब्दस्य कृते तत्र तु कर्ता तु माता एव, माता पाययेति. किन्तु शिशुशब्दस्य प्रसङ्गे द्वितीया विभक्तिः साधु वा तृतीया विभक्तिः साधु वा इत्यस्य प्रसङ्गे बहु चिन्तनमस्ति. तस्मिन् प्रसङ्गे एव गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासणौ इति सूत्रस्य प्रसक्तिः भवति. इत्युक्ते तत् सूत्रं किं वदति इत्युक्ते गत्यर्थकधातूनां प्रसङ्गे बुद्ध्यर्थकधातूनां प्रसङ्गे प्रत्यवसानार्थधातूनां प्रसङ्गे अकर्मकधातूनां प्रसङ्गे शब्दकर्मणां प्रसङ्गे तत्र सर्वत्र निजन्तरूपेषु प्रयोज्यकर्मणः द्वितीयाविभक्तिः भवेत् इति सूत्रं वदति. इत्युक्ते कुत्र कुत्र द्वितीयाविभक्तिरूपम् आयाति, साधारणतया शिशुना इति भवितुमर्हति, किन्तु तत्र क्रियापदं कीदृशक्रियापदमस्ति इति दृष्ट्वा, अकर्मकक्रियापदमस्ति चेत् तदा शिशुशब्दस्य द्वितीयाविभक्तिरूपं सम्भवति. इत्युक्ते आहत्य अस्मिन् सूत्रे केचन निकषाः सन्ति, कण्डिशन्स् सन्ति, तेषाम् आधारेण वयं निर्णेतुं शक्नुमः यत् तत्र प्रयोज्यकर्मपदस्य द्वितीयाविभक्तिः भवति इति निर्णेतुं शक्नुमः. साधारणतया तृतीयाविभक्तिः भवति, किन्तु अनेन सूत्रेण प्रयोज्यकर्मणः द्वितीयाविभक्तिः भवति, किन्तु तत् विषयान्तरमस्ति इति कृत्वा अग्रे सरेम. अत्र तु पिबति इत्यस्य निजन्तरूपं पाययति. पा धातोः अनन्तरं यकारः किमर्थम् आयाति इत्यस्य कृते अपि एकं सूत्रम् अस्ति. कोऽपि स्मरति चेत् वदन्तु तत्र पाययति यकारः किमर्थम् आयाति इति. यकायाति यक् न वदामः, तत्र यकारः आयाति विशिष्टसूत्रेण. अत्र आदेशोपदेशे अशीति इति सूत्रस्य प्रसक्तिः अपि अस्ति. किन्तु अर्ति ह्रीव्री तत्सूत्रं कार्यं न करोति, अत्र भिन्नसूत्रम् इति विषयः. आहत्य रूपं तु साधु एव. तदनन्तरम् अत्र अग्रिमं वाक्यमस्ति. अत्र इतोपि सौम्या भगिनी भवती पठतु अग्रिमं वाक्यम् अस्ति वा. अन्ये के के सन्ति अत्र? प्रिया भगिनी भवती पठतु, नो चेत् तस्य मनः. तस्य मनः केनापि न उक्तम् अत्र. सुजाता भगिनी भवती पठतु अग्रिमवाक्यं. तस्य मनः तत्र निरतां रमते. अत्र मनः इति शब्दस्य रूपाणि एकवारं वदतु. मनः वदतु. मनांसि. उत्तमम्. अत्र तस्य मनः इत्युक्ते कस्य मनः? भूमा भगिनी वदतु. मनः शिशवः. कथं वक्तव्यम्? शिशोः मनः. शिशोः मनः. सुजाता भगिनी भवती शृणोतु. अनन्तरं तत्र नितराम् इति अस्ति. नितरां, सुतराम् इत्यादीनि पदानि अव्ययपदानि. तत्र अस्मिन् वाक्ये नितराम् इति पदम् अव्ययपदम्, अपि च क्रियाविशेषणम् इति वदामः. शिशोः तस्य मनः तत्र नितरां रमते. रमते इत्यस्मिन् प्रसङ्गे अत्र अरविन्द महोदय भवान् वदतु, भवान् यद् जानाति तद्वदतु. रमूं दादु स्वरिते धातु अस्ति, कृत्वा आत्मनेपदम् आयाति. रमते रमेते रमन्ते, रमसे रमेथे रमद्वे, रमे रमामहे रमामहे. रमावहे रमामहे. उत्तमम्. अत्र रमुक्रीडायाम् एञ्जाय् इत्यस्मिन् अर्थे, रमुक्रीडायाम् इत्यस्मिन् अर्थे रम् धातुः अस्ति. तत्र मनः तत्र एव रमते. अग्रिमं वाक्यं पठतु महोदय. यावत् शिशुः चन्द्रकलेव अनुदिनं परिवर्धते, तावत् माता तस्य स्वास्थ्यविषये न शङ्कते. यावत् तावत्. उत्तमं. यावत् शिशुः चन्द्रकलेव अनुदिनं परिवर्धते, यत्र यावत् यत्र यत्र शिशु चन्द्रकला वर्धते अनुदिनं, तस्य उपमा दृश् दत्तम् इति. शिशु वर्धते अनुदिनम् इति दृष्ट्वा मातः तस्य स्वास्थ्यविषये न शङ्कते, तस्य न शङ्कते. अत्र यावत् तावत् योजयित्वा कोऽपि एकं वाक्यं श्रावयन्तु. यावत् तावत् यावत् अन्यत् वाक्यं यावत् तावत् अहं प्रयत्नं करोमि भगिनि. गीताञ्जलि भगिनी वदतु. यावत् भवती कक्ष्याम् अस्ति तावत् अहं किमपि न चिन्तां करोमि. इतोपि नो चेत् किञ्चित् सरलं वाक्यं महोदय. चिन्ता मास्तु, अत्र यावत् अहम् आङ्ग्लभाषां जानामि तावत् पूरयन्तु. तावत् संस्कृतभाषा अपि जानामि इत्युक्ते तत् साधु एव. यावत् आङ्ग्लभाषां जानामि तावत् संस्कृतमपि जानामि, नो चेत् यावत् आङ्ग्लभाषां जानामि अथवा यावत् मम मातृभाषां जानामि तावत् संस्कृतं न जानामि इति अपि भवितुम् अर्हति. तदनन्तरम् अत्र चन्द्रकले एव तत्र सन्धिः अस्ति महोदय, वदतु. चन्द्रकला इव कीदृशसन्धिः? इको एणचि. तत्र इको एणचि नास्ति, चन्द्रकला इव. चन्द्रकला प्लस् इ ए गुणसन्धिः. तत्र गुणसन्धिः गुणसन्धिसूत्रमस्ति तत्र. अदेङ्गुणः इति संज्ञासूत्रम्. आद्गुणः इति विधिसूत्रमस्ति. आद्गुणः इत्यनेन तत्र गुणकार्यं भवति. गुणसंज्ञकवर्णाः के इत्युक्ते आद्गुण अदेङ्गुणः इति सूत्रं वदति. चन्द्रकलायि वदतु. आद्गुणः अपदान्त आकारानन्तरम् अतो गुणे, अत्र अतो गुणे सूत्रं वर्तते वा आद्गुणः वर्तते वा? अत्र तु आद्गुणः इत्युक्ते अत्र आद्गुणः इति सूत्रेण गुणसंज्ञकवर्णादेशः भवति. गुणसंज्ञकवर्णः कः इत्युक्ते एकारः गुणसंज्ञकवर्णः. चन्द्रकला योगः इव तत्र आकार इकारयोः स्थाने एकारादेशः अभवत् चन्द्रकला इव. तत्र चन्द्रकलेव सन्धिं कृत्वा लिखितमस्ति. अनुदिनं परिवर्धते इति अस्ति. चन्द्रकला इत्यस्मिन् प्रसङ्गे तत्र किं ज्ञातव्यम् इत्युक्ते तत्र चन्द्रस्य षोडशकलाः सन्ति. चन्द्रस्य षोडशभागेषु एकः भागः एव कला इति वदामः. अस्माकं कक्षायां शशिकला भगिनी अस्ति, तत्पदमपि चन्द्रकला इव एव. इत्युक्ते चन्द्रकला शशिकला इत्युक्ते चन्द्रस्य कला, षष्ठीतत्पुरुषसमासः तत्र भवति. शशिकला इत्युक्ते शशिनः कला. शशि इति पदं कीदृशं पदं कोऽपि वदतु. भवती एव वदति शशि इति, शशिन् इति नकारान्तशब्दः. उत्तमम्. अत्र शशि इति पदं नकारान्तपदमस्ति. प्रथमाविभक्ति एकवचनपदं शशी, दीर्घ ईकारः शशी, शशिनौ, शशिनः, शशिनम् इति भवति द्वितीयाविभक्ति एकवचनं. तत्र शशिकला इत्युक्ते शशिनः कला इति भवति, भवितुमर्हति. यथा षष्टिविभक्तेः लुप्तः जातः तत्र. अपि च अत्र अनुदिनं परिवर्धते कः परिवर्धते वदतु महोदय? शिशु शिशुः परिवर्धते. अत्र वर्धते वयं जानीमः, किन्तु परिवर्धते इत्युक्ते किं? परि उपसर्ग वर्धदातु वर्धते वृद्धदातु वर्धते. उत्तमम्. अत्र परि इति उपसर्गस्य अर्थः कः इति ज्ञातव्यं. साधारणतया परि उपसर्गः अराउण्ड् अराउण्ड् इत्युक्ते अत्र परिवर्धते इत्युक्ते आल् रौण्ड् ग्रोत्. ओके. एन्लार्ज्मेण्ट् आर् इन्क्रीसिङ्ग् इन् सैज् इति वदामः. तत्र वर्धते इत्युक्ते केवलं तस्य वर्धनं भवति, किन्तु परिवर्धते इत्युक्ते परि इति इत्युक्ते आल् अराउण्ड् ग्रोत्. तदर्थमेव एकम् अन्यत् पदमस्ति परिधिः. तत्र परि उपसर्गस्य अर्थः तु अराउण्ड् अथवा अबौट् इत्यस्मिन् अर्थे लिखितमस्ति. अपि च अत्र एकं पदमस्ति अनुदिनं परिवर्धते. तत्र अनुदिनम् इति पदम् अव्ययपदमस्ति, अपि च क्रियाविशेषणमस्ति, अव्ययीभावसमासः अस्ति. वदतु महोदय अनुदिनम्. अनुदिनम् अनु उपसर्गः दिनं सुबन्धमेव. सो अव्ययसुबन्धानां समसनं कृत्वा अनुदिनं भवति. अनु पूर्वपदमस्ति. प्रतिदिनम् इत्यर्थः. उत्तमम्. अत्र प्रतिदिनम् इत्यस्मिन् पदे अपि अव्ययीभावसमासः अस्ति. दिनं दिनं प्रति. तत्र प्रति इति अव्ययपदं वीप्सार्धे. वीप्सार्धे इत्युक्ते पुनः पुनः भवति चेत् वीप्सार्धे प्रति इति अव्ययपदस्य प्रयोगं कृत्वा प्रतिदिनम् इति पदं सिद्ध्यति. अनुदिनम् इत्युक्ते प्रतिदिनमेव, किन्तु अनुदिनम् इत्यस्मिन् पदे अपि अव्ययीभावसमासः अस्ति. किन्तु अत्र अनु इति अव्ययपदं योग्यार्धे, क्षम्यतां, पश्चादर्धे, पश्चादर्धे अनु इति अव्ययस्य प्रयोगं कुर्मः. अनु इति अव्ययं पश्चात् इत्यस्मिन् अर्धे तस्य प्रयोगः भवति. अत्रापि तत्र दिने दिने इत्यस्मिन् अर्धे अनुदिनम् इति अव्ययीभावसमासः अस्ति. अपि च एकम् अन्यत् पदमपि अस्ति प्रत्यहं. प्रतिदिनम् इव संस्कृतभाषायाम् एकम् अन्यत् पदं प्रत्यहम्. अहं शब्दः नकारान्तशब्दः, अहः इति. तत्र प्रत्यहम् इति पदमपि अव्ययीभावसमासयुक्तं पदं. तस्य अर्थः तु अनुदिनम् एव. अनुदिनं, प्रतिदिनं, प्रत्यहम् इत्यादीनि पदानि सन्ति. परिवर्धते सः, तावत् माता तस्य स्वास्थ्यविषये न शङ्कते. अत्र स्वास्थ्यविषये किञ्चित् वदतु महोदय. अत्र स्वास्थ्यम् इत्युक्ते शरीरस्य गुणं, दोषाभावः स्वास्थ्यम्. उत्तमम्. उत्तमम्. अत्र शोभा भगिनी भवती इतोपि वदतु स्वास्थ्यविषये न शङ्कते. स्वस्थः इत्यस्य, ओ महा भवान् उक्तवान् वा, स्वस्थः स्वास्थ्यम् इति भावप्रयोगं, भावे प्रयोगे भावपदं स्वास्थ्यस्य विषये न. भगिनि एकक्षणं, न जानामि किमर्थं मम कथा अधुना न दृश्यते. पुनरेकवारं उद्घाटयामि, एकक्षणम्. अस्तु, मम प्रश्नः तु स्वास्थ्यम् इति पदस्य प्रसङ्गे भवती जानाति चेत् किञ्चित् वदतु. स्वास्थ्यं तदेव जानामि भगिनि. स्वास्थ्यम् इत्युक्ते आरोग्यं. स्वस्थः इति प्रथमपुरुष इति मन्ये. स्वास्थ्यं भावप्रयोगं. अपि च त्रिषु लिङ्गेषु भवति इति मन्ये. तथा अहं किञ्चित् वदामि. अत्र स्वास्थ्यम् इति पदमस्ति, अत्र स्वास्थ्यविषये इति लिखितमस्ति, अत्र समस्तपदमस्ति इति कृत्वा तत्र समासः अस्ति एव. किन्तु स्वास्थ्यम् इति पदं कीदृशं पदम् इति चिन्तयामश्चेत्, स्वास्थ्यम् इति पदं तद्धितप्रत्ययान्तपदम्. तत्र ध्वनिः अस्ति. अत्र स्वास्थ्यम् इति पदं तद्धितप्रत्ययान्तपदं, स्वस्थस्य भावः स्वास्थ्यम्. तत्र साधारणतया तद्धितान्तपदेषु आदिवृद्धिः भवति इति कृत्वा स्वस्थस्य भावः स्वास्थ्यम्. तत्र श्यै इत्येकः प्रत्ययः अस्ति. स्वास्थ्यम् इत्युक्ते आरोग्यम्. आरोग्यं पदम् अपि तद्धितान्तपदमेव. तत्र रूपं कथं साधितम् इत्युक्ते अरोगस्य भावः आरोग्यम् इति भवति. स्वास्थ्यम् आरोग्यं तानि पदानि धितप्रत्ययस्य रूपाणि. वदतु भगिनि, बहु ध्वनिः अस्ति, अतः म्यूट् करोतु. आरोग्यमपि न रोगः यस्य नास्ति रोगः आरोगः. अरोगस्य भावः अरोगस्य भावः आरोग्यं. तत्र नञ्समासः नास्ति. तत्र किमस्ति इत्युक्ते तद्धितप्रत्ययः अस्ति. तत्रापि श्यै प्रत्ययान्तरूपम् अस्ति. अरोगस्य भावः आरोग्यम्. अपि च एकम् अन्यत् पदमस्ति, निरामयम्. निरामयम् इत्युक्ते आरोग्यम्. आमयस्य अभावः. आमयः इत्युक्ते रोगः, व्याधिः इति अर्थः. आमयस्य अभावः. तत्र निर् इति उपसर्गः अस्ति. तत्र निरामयम् इति पदमपि किं वदामः, समानार्थकपदम् अस्ति. माता स्वास्थ्यविषये न शङ्कते. शङ्कते, पश्यन्तु अत्र शङ्कते इत्यत्रापि तत्र परसवर्णसन्धिः, पदनिर्माणावसरे परसवर्णसन्धिः भवति. तत्र शकीम् इति नकार आगच्छति. उत्तमम् इत्युक्ते तत्र अयं धातुः इदित् धातुः, शक्यौ इति धातुः इदित् धातुः अस्ति इति कृत्वा तत्र शङ्कायाम् इत्यस्मिन् अर्थे शङ्कते इति रूपम् अस्ति. तत्र इदितोनुं धातोः इति सूत्रेण तत्र नुमागमः भवति. तदनन्तरं परसवर्णादेशः भूत्वा तत्र कवर्गीय अन्तिमव्यञ्जनं ञकारः मध्ये आगतः. अत्र रूपं शङ्कते, शङ्कते इति आत्मनेपदिरूपम् अस्ति. अपि च अग्रिमं वाक्यम् अत्र उषा भगिनी भवती पठतु अग्रिमं वाक्यम्. आं भगिनि, सा तस्य पालनपोषणयोः कृते सततं यतते. सा इत्युक्ते मातुः तस्य शिशोः, मातुः शिशोः पालनपोषणयोः, पालनपोषणयोः द्विवचनं षष्टिविभक्ति अस्ति. कृते सततं यतते, सततम् इति आल्वेस् नित यतते, यत् यति यति अस्ति धातुः, यत् प्रयत्ने द्वादिगणे आत्मनेपदि अकर्मकधातुः. उत्तमम्. अत्र किञ्चित् वदामि. पालनपोषणयोः कृते तत्र षष्टिविभक्तिद्विवचनं तत्र किञ्चित् स्मर्तव्यं. किमर्थं किमित्युक्ते कृते इति पदम् अव्ययपदमस्ति. षष्टि प्लस् कृते योजनेन चतुर्थी विभक्ति अर्थः आयाति. पालनपोषणयोः कृते इत्युक्ते तत्र पालनपोषणाय इति अर्थः, पालनपोषणार्थम् इति अर्थः आयाति. सर्वत्र षष्टि प्लस् कृते इति योजनेन तत्र चतुर्थी विभक्तेः अर्थं तत्र आयाति. पालनपोषणाय पालनपोषणाय इति अर्थः. तदर्थम् अन्यानि उदाहरणानि किञ्चित् वदामि. तत्र तत्र मम कृते इति वदामश्चेत् मह्यम् इत्युक्ते मम कृते इति पदस्य स्थाने मह्यम् इति योजयितुं शक्नुमः. तव कृते इत्युक्ते तुभ्यं. देशस्य कृते इत्युक्ते देशाय. संस्कृतस्य कृते संस्कृताय इत्युक्ते तत्र षष्टि प्लस् कृते योजनेन चतुर्थिविभक्तेः अर्थः आयाति इति कृत्वा तादृशप्रयोगमपि कर्तुं शक्नुमः. अपि च अन्यानि पदानि सन्ति, मदर्थं, तदर्थं, त्वदर्थम् इत्यादीनि पदानि तत्र. किन्तु मदर्थं, त्वदर्थं, तदर्थम् इत्यादीनि पदानि समस्तपदानि. किन्तु अत्र तुभ्यम् इति पदं केवलं, तुभ्यम् इति पदं, मह्यम् इति पदं चतुर्थी विभक्ति अस्मत्शब्दस्य युष्मत्शब्दस्य चतुर्थ्यन्तं रूपम् अस्ति. किन्तु साधारणतया अस्मिन् तत्र कृते इति अव्ययपदं योजयित्वा तादृशं वाक्यं लिखितम् अस्ति अत्र. पालनपोषणयोः कृते सततं यतते. अत्र साधारणपदानि वयं जानीमः एव, यत्नः, प्रयत्नः इत्यादीनि पदानि यत् धातोः रूपाणि एव अत्र. किन्तु अत्र सततं यतते, सततम् इति क्रियापद क्रियाविशेषणमस्ति. यतते अहं चिन्तयामि क्रियाविशेषणम् इति कथं जानीमः भगिनि? अत्र यतते उक्तवती भगिनी. कथं यतते, कथं यतते अकर्मकधातुः अस्ति र अकर्मकधातुः यतते अकर्मकधातुः. किन्तु प्रश्नं पृच्छामश्चेत् सः यतते, माता यतते, कथं सततं, सततम् इत्युक्ते क्रियायाः वर्णनं करोति. यतते यतते क्रियापदम् अस्ति, तस्य विशेषणं करोति, तस्य वर्णनं करोति. वर्णनं करोति क्रियाविशेषणम्. अग्रे अपि नितरां रमते, तत्रापि विशेषणं नितरां रमते. उत्तमम्. अपि च सततम् अपि च अव्ययम् अस्ति न भगिनि? सततं, नितरां, सर्वम् अव्ययम् अस्ति. किन्तु सततम् इति पदं कथं साधितम् इति अहं न दृष्टवती. अहं चिन्तयामि सम् उपसर्गपूर्वकः तन् धातुतः क्ताप्रत्ययः इति दृष्टं मया. अपि च अत्र पालनं, पोषणम् इति कीदृशानि पदानि? लुडन्तपदम्. उत्तमम्. अत्र द्वन्द्वसमासः कृतः अत्र पालनपोषणयोः इति द्वन्द्वसमासपदं युक्तं पदं. कथं भवति द्वन्द्वसमासः इत्युक्ते पालनम् इति नपुंसकलिङ्गपदं, पोषणम् इति नपुंसकलिङ्गपदम्, उत्तरपदं नपुंसकलिङ्गपदमस्ति इति कृत्वा अत्र समस्तपदं प्रथमाविभक्त्यां पालनपोषणे इति भवति. अत्र अस्मिन् पदे द्वन्द्वसमासः अस्ति. साधारणतया द्वन्द्वसमासे उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति. तदर्थम् अत्र पालनं च पोषणं च इति विग्रहवाक्यं वक्तव्यं. तदा समस्तपदं किं भवति? पालनपोषणे, वनं वने इव फलं फले इव अत्र पालनपोषणे इति प्रथमाविभक्त्यां रूपं भवति. किन्तु अत्र समस्तपदस्य षष्टिद्विवचनरूपं दत्तमस्ति पालनपोषणयोः. अत्र पालनं च पोषणं च तथा द्वन्द्वसमासे विग्रहवाक्यं वदामः. अत्र पालनम् इत्यस्य प्रसङ्गे पालयति इति लट्लकाररूपं, पालयति इति रक्षणार्थे पाल तत्र रक्षणार्थे एकः धातुः अस्ति पालयति. अद्य अरुणा भगिनी पोषणम् इत्यस्य प्रसङ्गे तत्र पुष् धातोः प्रसङ्गे उक्तवती, तत्र कक्षायाः पूर्वम् उक्तवती. आहत्यत्र कृते इति अव्ययपदमस्ति, अपि च अग्रे यतते इति अकर्मकधातुः. उत्तमम्. अनन्तरं शुभदा वदतु. सततम् अहं दृष्टवती सं योगः तन योगः क्ताः क्ताप्रत्ययान्तरूपं उत्तमं. सन्त्यन्ते स्म इति अर्थम् इतोपि स्पष्टतया ज्ञातव्यम् इत्युक्ते आहत्य सततम् इत्यस्मिन् पदे सम् उपसर्गः अस्ति इति अवगन्तव्यं. क्तान्तरूपमस्ति. अग्रिमं वाक्यम् इतोपि बहु अस्ति अत्र. का वदति अत्र? भूमा भगिनी भवती अग्रिमं वाक्यं पठतु. स्वसन्ततेः कृते माता बहुविधं कष्टं सहते, तथापि तस्याः मनसि उद्वेगः स्थानं न लभते. सा सम्यक् जानाति यत् सन्तत्या परिवारः शोभते. स्वसन्ततेः कृते माता बहूनि कष्टानि सहते. अत्र सन्ततेः रूपं किम्? सन्ततेः षष्टिभक्ति. एकवचनम् अत्र सन्ततिः इति पदमस्ति. स्वसन्ततिः तत्र अत्र स्व सन्ततिः इति अपि तत्रापि सम् उपसर्गपूर्वकः तन् धातुः अपि च क्तिन् प्रत्ययः इति भाति. क्तिन् प्रत्ययान्तरूपं साधारणतया क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गपदानि भवन्ति, यथा मतिः तथा एव सन्ततिः. सन्ततिः इति मतिशब्दवत् ह्रस्व इकारान्त स्त्रीलिङ्गपदं. सन्ततेः इति षष्ट्यन्तपदमस्ति. अत्रापि पश्यन्तु वाक्यरचनायां स्वसन्ततेः कृते इति लिखितमस्ति, किन्तु तस्मिन् स्थाने चतुर्थीविभक्तिरूपं योजयित्वा वदामश्चेत् सन्तत्याः उत्तमं. तत्र मतिशब्दस्य चतुर्थीविभक्तिरूपद्वयमस्ति. सन्तत्यै मत्यै मतये इति अस्ति, सन्तत्यै सन्ततये इति भवितुम् अर्हति. उत्तमम्. इत्युक्ते वयं भिन्नरीत्या लेखितुम् इच्छामश्चेत् स्वसन्ततये एकं रूपं, नो चेत् स्वसन्तत्यै स्वसन्तत्यै माता किं करोति? माता कष्टं सहते. सन्ततेः कृते तस्मिन् स्थाने स्वसन्ततये माता कष्टं सहते. तत्र सह धातोः प्रसङ्गे वयं जानीमः अत्र सकर्मकधातुः अस्ति इति कृत्वा अत्र कष्टम् इति कर्मपदम्. बहुविधं कष्टं विशेषण विशेष्यभावः. उत्तमं. विशेषणविशेष्यभावः. तथापि अत्र यद्यपि तथापि इति प्रयोगः अस्ति. यद्यपि माता बहु कष्टं सहते, तथापि तस्याः मनसि उद्वेगः वदतु. न स्थानं न लभते. सन्तोषेण सर्वं करोति. करोति उत्तमम्. इत्युक्ते नानाप्रकारैः कष्टैः सह्यते. मात्रा सह्यते. सह्यते इति उत्तमं. मातुः मनसि उद्वेगः न उपजायते. उद्वेगः मनसि इति कीदृशं पदं? मनस् सकारान्तपदं. रूपं? मनः मनसि मनांसि. न न अत्र मनसि इति विभक्तिः. मनसि इति मनस् शब्दस्य सप्तमी विभक्ति एकवचनरूपम्. मातुः मनसि उद्वेगः न जायते. उद्वेगः स्थानं न लभते. अत्र उद्वेगः इति पदमस्ति. अत्र उत् उपसर्गपूर्वकः विज् धातुतः घञन्तरूपं. साधारणतया घञ् प्रत्ययान्तरूपाणि सर्वाणि पुंलिङ्गपदानि भवन्ति इति विषयः. उद्वेगः इति पदं घञन्तरूपं. तत्र क्रियापदम् उद्विजते. उद्विज्यते इति एकं क्रियापदमस्ति. तत्र तुदादिगणे एकः धातुः अस्ति भयचलनयोः इत्यस्मिन् अर्थे ओ विजि इति एकः धातुः अस्ति. तस्य रूपमेव अत्र दत्तमस्ति. उद्वेगः इत्युक्ते दुःखम् अथवा भयम् इत्यादीनि. अत्र उद्वेगः इति घञन्तरूपम् अत्र अहं दृष्टवती, अतः वदामि. मार्गः, वेगः, वेदः, उद्वेगः एतादृशानि पदानि हलश्च इति सूत्रेण निर्मितानि. तत्र तत्र उद्वेगः इति पदमपि घञन्तरूपमेव. अपि च स्थानं वदतु, कोऽपि वदतु स्थानम् इति कीदृशं पदम्? लिडन्तपदं. वदतु भगिनी, उषा भगिनी वदतु. लिडन्तपदम् अस्ति. धातुः कः? धातुः कः? स्था धातोः रूपम् अस्ति. स्था धातोः लट्लकाररूपं तिष्ठति, किन्तु ल्युट् इति प्रत्ययः अस्ति इति कृत्वा अत्र स्थायोगः ल्युट्. स्थानं, प्रस्थानम् एतादृशानि पदानि सन्ति. लभते, लभ्. लभ् धातुः अपि तत्र औपदेशिक अवस्थायां डुलभांश् इत्युक्ते बहवः तत्र अनुबन्धवर्णाः सन्ति. सर्वेषाम् अनुबन्धवर्णानां लोपानन्तरं लभ् इति लौकिकधातोः निर्माणं भवति. तदनन्तरं तत्र लभते इति रूपं सिद्ध्यति. लभ् धातुः अपि सकर्मकधातुः एव. तदनन्तरं सा माता सम्यक् जानाति यत् सन्तत्या परिवारः शोभते. अत्र सन्तत्या वदतु भगिनि. सन्तत्या चतुर्थी विभक्ति. शोभा भगिनी वदतु. तृतीया सन्ततिः इति स्त्रीलिङ्गपदं, मतिः शब्दवत् मत्या सन्ततिया. सन्तत्या उत्तमं. माता जानाति सम्यक् सन्तत्या परिवारः शोभते. अत्र सम्यक् इति पदमस्ति. सम्यक् अपि अव्ययपदमेव, किन्तु सम्यक् सम्यक् इति साधारणतया वयं वदामः. तस्य अर्थः कः इत्युक्ते अर्धेन सह सङ्गच्छते इति अर्थः. अर्धेन सह सङ्गच्छते. सङ्गच्छते इत्युक्ते गच्छति. अर्धेन सह सङ्गच्छते इति अर्थः अस्ति. अहं चिन्तयामि चकारान्तपदं सम्यक् वणिक् इव तत्र चकारान्तपदमस्ति इति भाति. तत्र परिवारः इत्युक्ते कुटुम्बः अथवा परिजनः इति वक्तुं शक्नुमः. मया पूर्वमपि उक्तमस्ति कुटुम्बः इति पदमस्ति, कुटुम्बम् इति पदमपि अस्ति. किन्तु अस्मिन् परिच्छेदे किम् अवगन्तव्यम् इत्युक्ते यदा तदा प्रयोगः अस्ति, यथा यद्यपि तथापि प्रयोगः अस्ति, यावत् तावत् प्रयोगः अस्ति अपि च कृते, तस्य कृते, स्वन्ततेः कृते, मम कृते इत्येषां स्थाने तत्र चतुर्थी विभक्तेः प्रयोगं कृत्वा लेखितुं शक्नुमः. अपि च आत्मनेपदिरूपाणि दत्तानि. गभीरचिन्तनं कुर्मः चेत् भाषायाः अवगमनं भवति, ईदृशं चिन्तनं कुर्मः चेत्. किन्तु समयाभावात् अत्र एकः प्रश्नः अस्ति भगिनि. वदतु. अव्ययपदानि सर्वाणि धातुतः आयाति वा भगिनि? तत्र बहु प्रश्नः. इत्युक्ते तत्र अव्ययपदानि अपि सुबन्तपदानि एव, अव्ययपदानि अपि सुबन्तपदानि एव. अपि च प्रत्येकं पदं कथं निर्मितम् इत्यस्य प्रसङ्गे विशिष्टचिन्तनम् अपेक्षितं. वयं समासवर्गे अव्ययपदानां प्रसङ्गे अधुना वयं पठन्तः स्मः. तत्र अव्ययीभावसमासयुक्तानि पदानि सर्वाणि पदानि अव्ययानि भवन्ति. प्रत्येकं पदं स्वीकृत्य तत् पदं कथं निर्मितम् इत्यस्य चिन्तनं करणीयम्. एकः एव नियमः अस्ति इति वक्तुं न शक्यते तत्र. किन्तु अव्ययपदानां प्रसङ्गे प्रारम्भिकस्तरीयकक्षायां किम् अवगन्तव्यम् इत्युक्ते अव्ययपदानि अपि सुबन्तपदानि. यद्यपि तेषाम् अन्ते सुप्रत्ययः न दृश्यते, तथापि तानि पदानि अव्ययपदानि एव. अत्र अरविन्दमहोदय, भवान् स्मरति चेत् वदतु केन सूत्रेण तत्र अव्ययपदस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति? स्मरति चेत् कोऽपि वदतु. न अव्ययी भावात् पञ्चम्याः. नाव्ययीभावाद् अदन्तपञ्चम्याः सूत्रेण किं भवति इत्युक्ते तत्र अदन्तव्ययीभावसमासे तत्र पञ्चमी विभक्तिं त्यक्त्वा अन्यासु विभक्तिषु अमादेशः भवति इति वदति. किन्तु मम प्रश्नः कः इत्युक्ते अव्ययीभावसमासयुक्तपदस्य अन्ते सुप्रत्ययस्य लोपः भवति, सुपः लोपः भवति. तत्र सूत्रमस्ति अव्ययात् आप्सुपः, अव्ययात् आप्सुपः इति सूत्रेण सर्वेषाम् अव्ययपदानाम् अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति इति कृत्वा अव्ययपदानि किञ्चित् भिन्नानि इव दृश्यन्ते. किन्तु तानि पदानि अपि सुबन्तानि एव. तत्र प्रक्रियाकाले अव्ययपदस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति इति कृत्वा तत्पदम् अव्ययपदं भवति. अव्ययीभावसमासयुक्तानि पदानि सर्वाणि अव्ययानि भवन्ति. किन्तु तत्र पदं कथं निर्मितं प्रत्येकम् अव्ययपदस्य प्रसङ्गे विशिष्टचिन्तनम् अपेक्षितम्. अस्तु भगिनि. एकः बहवः नियमाः सन्ति, प्रत्येकं पदं स्वीकृत्य चिन्तनीयम्. अस्तु भगिनि. अस्तु, अधुना अत्र स्थगयामः. समयातीतः अभवत्, किन्तु अस्माकं पुरतः द्वितीयः परिच्छेदः अपि अस्ति. तस्मिन् प्रसङ्गे अग्रिमे सप्ताहे इतोपि चिन्तनं कुर्मः. अपि च गीतासोपानं पुस्तकात् अभ्यासद्वयम् अपि करिष्यामः. अत्र स्थगयामः. सर्वेषां धन्यवादः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि.